गीतसोपानवर्गं प्रति स्वागतम्। आदौ सुभाषितं शृणुमः, पश्चात् पाठः आरभ्यते। भगिनी स्मारयतु। ॐ विद्यानामनरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्याभोगकरी यशः सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्या विहीनः पशुः। गुरुभ्यो नमः, सर्वेभ्यः नमः। धन्यवादः भगिनि। धन्यवादाः। एतावत्पर्यन्तं वयं पञ्चमीविभक्तेः प्रसङ्गे पठितवन्तः। अद्य नूतनः पाठः आरभ्यते, त्रयोविंशतितमः पाठः, लेसन् 31। 31 इति क्त्वान्तरूपमस्ति, 31 इति कृदन्तरूपस्य प्रसङ्गे अद्य किञ्चित् अवगन्तुं प्रयत्नं कुर्मः। अद्यतनपाठस्य शीर्षकमस्ति 31 भगिनी, तत्र सन्धिकार्यमस्ति, सन्धिकार्यं करोतु। त्यक्त्वा उत्तिष्ठ, त्यक्त्वोत्तिष्ठ, गुणसन्धि, गुणसन्धिकार्यमस्ति। आद्गुणः इति विधिसूत्रेण तत्र गुणसन्धिः भवति, त्यक्त्वा उत्तिष्ठ इति रूपमस्ति। तत्र त्यज् इति धातुः अस्ति, त्यज् धातोः लटीरूपं किम्? त्यजति। उत्तमम्। त्यज् इति धातुः अस्ति, लटीरूपं त्यजति। त्यज् धातुतः क्त्वा प्रत्ययं योजयामः, क्त्वा इति प्रत्यये ककारः इति संज्ञकः, लशक्व तद्धिते इति सूत्रेण ककारस्य इति संज्ञा भूत्वा तस्य अपगमनं भवति। त्यज् योगः क्त्वा इति रूपमस्ति। तत्र आदौ चोः कुः इति एकं सूत्रमस्ति, तेन सूत्रेण जकारस्य स्थाने आदौ गकारः आयाति, तेन त्यग् भवति। पश्चात् खरि च इति सूत्रेण गकारस्य स्थाने ककारः आयाति, तेन त्यक् भवति, त्यक् योगः त्वा, त्यक्त्वा इति रूपम्। अन्यत् पदमस्ति परन्तप। परन्तप इत्युक्ते भूमा भगिनी वदतु। परन्तप अर्जुनस्य पर्याय नाम, अर्जुनस्य सम्बोधनं कृतमस्ति, अथवा अर्जुनं सम्बोधयति परमात्मा श्रीकृष्णः, अर्जुनं सम्बोधयति। अस्मिन् श्लोके तु अर्जुनस्य विशेषणमेव, किन्तु अर्थः कः इति प्रश्ने सति, परं तापयति, शत्रून् तापयति इति अर्थः अस्ति। परं तापयति शत्रुतापकः, शत्रुन्तपः, शत्रुन्तपः इति वदामश्चेदपि साधु, परन्तपः इत्यपि साधु। शत्रुतापकः अथवा शत्रून् तापयति इति अर्थः तत्र अस्ति। परन्तपः द्विषन्तपः इति अन्यत् पदमस्ति, एतत् पदद्वयम् एकेन विशिष्टसूत्रेण निर्मीयते। द्विषत्परयोः तापेः इति सूत्रमस्ति, द्विषत्परयोः तापेः इति सूत्रेण परन्तप द्विषन्तप इति पदद्वयस्य निर्माणं कर्तुं शक्यते। द्विषन्तं तापयति द्विषन्तपः, परं तापयति अथवा परान् तापयति परन्तपः। अस्मिन् श्लोके सम्बोधनरूपं दत्तमस्ति। रोहिणी भगिनी, भवती जानाति वा श्लोकः कः? अत्र तु श्लोकस्य भागः, पुटसङ्ख्या किम्? 139 129। ओके, रोहिणी भगिनी श्लोकं जानाति वा? श्लोकवादी भगिनी, अहं किञ्चित् वदामि, भवती पूरयतु। क्लैब्यम् अस्मगमः पाथ, भूमा भगिनी भवती वक्तुमिच्छति वा श्लोकस्य भागः? पाठस्य शीर्षकमस्ति त्यक्त्वोत्तिष्ठपरन्तप इति शीर्षकमस्ति। श्लोके चत्वारः पादाः सन्ति चेत् चतुर्थः पादः एव त्यक्त्वोत्तिष्ठपरन्तप। तस्मात् पूर्वं त्रयः भागाः सन्ति, क्लैब्यम् अस्मगमः पार्थ, नैतत्वयुपपद्यते, क्षुद्रं हृदयदौर्बल्यं, त्यक्त्वोत्तिष्ठपरन्तप इति तत्र श्लोकः अस्ति, गीतायाः श्लोकः। द्वितीयाध्यायस्य तृतीयः श्लोकः अन्वयं वक्तुमिच्छामश्चेत् क्लैब्यं मास्मगमः पार्ध इति लिखितमस्ति. तदर्थं पार्ध इति पदम् आदौ आनेतव्यं. पार्ध ईदृशं क्लैब्यं मास्मगमः त्वयि एतत् न उपपद्यते. परन्तप शुद्रं हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ठ इति परमात्मा उक्तवान्. त्यक्त्वोत्तिष्ठ इत्यत्र गुणसन्धिकार्यमस्ति. त्वयि उपपद्यते. सुजाता भगिनी वदतु, त्वयि इति कीदृशं पदं? त्वं युष्मत् शब्दं जानाति खलु? सप्तमी विभक्तिः. त्वयि युष्मत् शब्दः. त्वयि न उपपद्यते. त्वयि उपपद्यते इत्यत्रापि एकं सन्धिकार्यमस्ति. त्वयि उपपद्यते. त्वयि उपपद्यते इत्यत्र सन्धिकार्यं किं? सुजाता भगिनी वदतु. त्वयि त्वयि उपपद्यते. त्वयि उपपद्यते. उत्तमं. सन्धिकार्यं किम्? आदौ इकारः अस्ति, पश्चात् उकारः अस्ति. गुणसन्धि न, यण्सन्धिकार्यमस्ति. इको यणचि इति सूत्रेण यण्सन्धिकार्यं भवति. त्वयि उपपद्यते, त्वयि युपपद्यते इति रूपं सिद्ध्यति. यण्सन्धिकार्यमस्ति. हृदयदौर्बल्यम् इति कथनेन रोहिणी भगिनी वदतु, तत्र समासः कः? हृदयस्य दौर्बल्यं हृदयदौर्बल्यम् षष्टितत्पुरुषसमासः अस्ति. हृदयदौर्बल्यम् इत्युक्ते चित्तवैकल्यं. वैकल्यम् इति कथनेन विकलस्य भावः वैकल्यं. चित्तवैकल्यमस्ति, चित्तवैक्लव्यम् इति अपि अस्ति. इत्युक्ते पदद्वयं भिन्नम् अस्ति. विकलस्य भावः वैकल्यं, चित्तवैकल्यं. त्वयि त्वयि इत्युक्ते परमात्मा अर्जुनं प्रति वदति, त्वयि ईदृशं क्षुद्रं तुच्छम् अल्पं हृदयदौर्बल्यं मास्तु. हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ठ इति परमात्मा उक्तवान्. क्लैब्यम् इति कीदृशं पदं? रोहिणी भगिनी वदतु. क्लैबस्य भावः क्लैब्यम्. उत्तमं. तद्धितान्तपदमस्ति. दौर्बल्यं वदतु. दुर्बलस्य भावः दौर्बल्यम्. उत्तमं. द्वयोः पदयोः ष्यञ् इति प्रत्ययः अस्ति. क्लैबस्य भावः क्लैब्यं, दुर्बलस्य भावः दौर्बल्यं. क्षुद्रं हृदयदौर्बल्यं. क्षुद्रम् इत्युक्ते तुच्छम्, अल्पं, स्वल्पम् इति अर्थः अस्ति. आहत्य श्लोकस्य अर्थः कः? हे अर्जुन, नपुंसकत्वं मा प्राप्नोतु. नपुंसकत्वं मा प्राप्नुहि. भवान् वीरः, अतः भवती अथवा त्वयि एतादृशस्वभावः न शोभते. एतादृशं तुच्छं चित्तवैकल्यम् अथवा चित्तवैक्लव्यं त्यक्त्वा भवान् युद्धार्थं सन्नद्धो भव इति परमात्मा श्रीकृष्णः वदति. श्लोके बहु किमपि चिन्तनमस्ति. मास्मगमः पार्थ इति लिखितमस्ति. मास्मगमः इति तत्र बहु किमपि चिन्तनमस्ति. श्लोकस्य भागः मास्मगमः पार्थ इति लिखितमस्ति. तत्र मा इति एकम् अव्ययपदमस्ति, स्म इति अन्यद् अव्ययपदमस्ति. तादृश्यां दशायाम् इत्युक्ते माङ् इत्यत्र ण्यकारः इति संज्ञकः, मा एव अवशिष्यते. मा इति अव्ययमस्ति, स्म इति अपि अव्ययमस्ति. यत्र कुत्रापि मा अव्ययेन सह स्म इति अव्ययपदस्य प्रयोगः यदा भवति, सः प्रयोगः लङ् लकारे अथवा लुङ् लकारे. भवन्तः जानन्ति खलु, दशलकाराः सन्ति, तेषु लङ् लकारः लुङ् लकारः अपि अस्ति. मा अव्ययेन सह स्म अव्ययेन सह लङ् लकारप्रयोगः भवति चेत् तदा अडागमः मास्तु, आडागमः मास्तु इति सूत्रेण उच्यते. माङ्गि लुङ्गि इति एकं सूत्रमस्ति. अन्यत् सूत्रमस्ति नमाङ् योगे, नमाङ् योगे इति सूत्रेण तत्र अडागमः आडागमः निषिध्यते. साधारणतया लङ् लकारे अडागमः भवति अथवा आडागमः भवति, किन्तु मा अव्ययेन सह स्म इति अव्ययेन पदप्रयोगः भवति चेत् अडागमः मास्तु इति तत्र सिद्धान्तः अस्ति. नमाङ् योगे इति सूत्रेण तत्र अडागमः निषिध्यते. तदर्थमेव श्लोके मास्मगमः इति लिखितमस्ति. तत्र वस्तुतः गम् धातोः रूपं पश्यामश्चेत् अगमः, अगमः इति मध्यमपुरुषे एकवचनरूपमस्ति. अगमः अडागमः भूत्वा अगमः इति रूपं भवनीयम्. किन्तु मा इति अव्ययेन सह, स्मा इति अव्ययेन सह तत्र प्रयोगः कृतः इत्यतः विशिष्टसूत्रेण अडागमः निषिध्यते इत्यतः मास्मगमः इति एव लिखितमस्ति. उत्तिष्ठ, सुजाता भगिनी वदतु. उत्तिष्ठ लोट्लकारस्य मध्यमपुरुषे एकवचनं. उत्तमं, रूपाणि वदतु. उत्तिष्ठतु, उत्तिष्ठा, उत्तिष्ठताम्, उत्तिष्ठन्तु, उत्तिष्ठा, उत्तिष्ठतम्, उत्तिष्ठता, उत्तिष्ठानि, उत्तिष्ठाव, उत्तिष्ठाम. उत्तमं, लोट्लकाररूपाणि एवं भवन्ति. उत्तमम्. उत्तिष्ठ इत्यत्र उत् उपसर्गपूर्वकः स्था धातुः अस्ति खलु? आम् भगिनि. सः धातोः रूपमेव तिष्ठति. लटीरूपं तिष्ठति अस्ति, धातुः स्था अस्ति, किन्तु तिष्ठ आदेशः सार्वधातुकलकारेषु भवति. लट्, लोट्, लङ्, विधिलिङ् एतेषु चतुर्षु लकारेषु स्था इति धातोः प्रसङ्गे धात्वादेशः भवति इति कृत्वा तिष्ठ आदेशः भवति खलु? आं भगिनि. क्त्वा प्रत्ययस्य प्रसङ्गे भवति यज्जानति तद्वदतु. न भगिनी, किं वदनीयं? त्वा, स्था, अर्त्वा, त्वा, त्वा उष्म युष्मशब्दस्य न त्वा, त्वा कृदन्तपद अव्ययमस्ति. एतदेव भगिनि. यज्जानति तद्वदतु. कृदन्त अव्ययमस्ति, पट्योगः त्वा पठित्वा भवति. किञ्चित् स्मारयामि. त्वा प्रत्ययस्य प्रसङ्गे केचन विशेषाः सन्ति. समानकर्तृकयोः पूर्वकाले इति सूत्रमस्ति. समानकर्तृकयोः पूर्वकाले इत्युक्ते यस्मिन् वाक्ये क्रियाद्वयं वर्तते अपि च एकः एव कर्ता अस्ति, द्वयोः क्रिययोः कर्ता एकः एव, अपि च क्रियाद्वयं वर्तते, द्वयोः क्रिययोः कर्ता एकः एव, तस्यां दशायां पूर्वकालिकी क्रियायाः क्त्वा प्रत्ययः भवति इति सूत्रेण उच्यते. समानकर्तृकयोः पूर्वकाले इति सूत्रेण क्त्वा प्रत्ययः विहितः भवति धातुतः. अयं प्रत्ययः धातुभ्यः विधीयमानः प्रत्ययः, न तु प्रातिपदिकात्. इत्युक्ते धातुतः प्रत्ययः विधीयते चेत् सः प्रत्ययः तिङ् नास्ति चेत् कृत् भवति. कृत्वा प्रत्ययः कृत् प्रत्ययः, धातुभ्यः विधीयमानः प्रत्ययः. उदाहरणानि वदामि, वाक्यानि वदामि. बालिका गृहं गत्वा पठति, बालकः पाठशालां गत्वा पठति. अत्र पठनक्रिया अस्ति, गमनक्रिया अस्ति, द्वयोः क्रिययोः कर्ता एकः एव, बालकः एव पाठशालां गच्छति अपि च पठति. तत्र द्वयोः क्रिययोः कर्ता एकः एव, अतः पूर्वकालिकी क्रियायाः क्त्वा प्रत्ययः भवति. पाठशालां गत्वा प्रथमक्रिया अस्ति गमनक्रिया, अतः पूर्वकालिकी क्रियायाः क्त्वा प्रत्ययः. एतादृशानि वाक्यानि. अन्यानि वदामि. बालकः पठित्वा खादति, शिशुः खादित्वा निद्राति, शिशुः पीत्वा स्वपिति, माता स्मृत्वा रोदिति, बालिका चित्रं दृष्ट्वा हसति. एतेषु वाक्येषु क्रियाद्वयं वर्तते, पूर्वकालिकी क्रियायाः क्त्वा प्रत्ययः. क्त्वा प्रत्ययस्य स्वभावः कः? सुजाता भगिनी वदतु. भूतकालादे भवति न, प्रेजेण्ट् कण्टिन्यूस्. भूतकालार्थकप्रत्ययाः के? क्तवतु, क्ता प्रत्ययः. क्त्वा प्रत्ययः भूतकालार्थकः नास्ति, प्रेजेण्ट् कण्टिन्यूस् भवति. क्त्वा प्रत्ययस्य स्वभावः कः इति प्रश्ने सति ककारः इत्संज्ञकः वदतु. ककारः इत्संज्ञकः भवति, त्वा एव अवशिष्यते. धातु धातुतः त्वा प्रत्यय मेलनेन त्वान्तरूपं भवति, सिद्ध्यति. केन सूत्रेण तस्य इत्संज्ञा भवति? लशक्वत दिते इत्यनेन ककारस्य इत्संज्ञा भवति, त्वा एव अवशिष्यते. केन सूत्रेण सः वर्णः लुप्यते? लशक्वतद्धिते. लशक्वतद्धिते सूत्रेण इत्संज्ञा भवति, तस्य लोपः इत्यनेन लोपः भवति. तस्य लोपः इत्यनेन तस्य लोपः भवति. अपि च क्त्वा प्रत्ययः कित् अस्ति. कित् अस्ति चेत् तत्र किं कार्यं भवति? कित् अस्ति चेत् गुणकार्यं न भवति. इत्यनेन धातु सः त्वा एव भवति. उत्तमं. कित्वा प्रत्ययः कित् प्रत्ययः अस्ति इति कारणतः कित्वात् गुणनिषेधः भवति. वयं पूर्वम् उक्तवन्तः एव, धातुतः विधीयमानः प्रत्ययः, अयं प्रत्ययः तिङ् नास्ति. तिङ् नास्ति चेत् किं भवति? तिङ् नास्ति चेत् अव्ययं भवति. धातुभ्यः विधीयमानः प्रत्ययः तिङ् नास्ति चेत् कीदृशप्रत्ययः भवति? अव्ययं भवति. तिङ् नास्ति चेत् कृत् भवति खलु? कृत् भवति भगिनि. कृत् भवति. क्त्वा प्रत्ययः तिङ् प्रत्ययः नास्ति, षित् प्रत्ययः नास्ति इत्यतः आर्धधातुकं शेषः इति सूत्रेण तिङ्क्षित् भिन्नः. तिङ्क्षित् सार्वधातुकम् इति सूत्रमस्ति. तिङ्क्षित् नास्ति, तिङ् नास्ति, षित् नास्ति. अतः आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकप्रत्ययः. अपि च तिङ् प्रत्ययः नास्ति, अतः कृत् भवति, कृद तिङ् इति सूत्रेण. क्त्वा प्रत्ययान्तशब्दः अव्ययसंज्ञां प्राप्नोति. कथम् इत्युक्ते तत्र एकं सूत्रमस्ति, क्त्वा तोसुन् कसुनः. क्त्वा तोसुन् कसुनः इत्युक्ते क्त्वान्तपदानि, कसुन् प्रत्ययान्तपदानि, अपि च अन्यः प्रत्ययः अस्ति. एतेषां पदानाम् अव्ययसंज्ञा दीयते अनेन सूत्रेण. तदर्थमेव क्त्वान्तपदानि अव्ययपदानि भवन्ति. अतः तेषां लिङ्गवचनविभक्ति परिवर्तनं न कदापि भवति. क्त्वान्तपदानि, तुमुन्नन्तपदानि, कृदन्त अव्ययानि, इमानि पदानि अव्ययसंज्ञां प्राप्नुवन्ति क्त्वा तोसुन् कसुनः इति सूत्रेण. क्त्वान्तपदं कीदृशधातुतः निर्मितं भवति इति तत्र द्रष्टव्यं. तत्र धातुः कः इति द्रष्टव्यं. सकर्मकधातुः अस्ति चेत् कर्मपदं स्वीकर्तुं शक्नोति. धातुः अकर्मकः अस्ति चेत् कर्मपदं न स्वीकरोति, क्त्वान्तपदमपि. इत्युक्ते तत्र धातुः कीदृशः, धातुम् आश्रित्य क्त्वान्तपदानि अपि कर्मपदं कुत्रचित् स्वीकर्तुं शक्नुवन्ति, कुत्रचित् कर्मपदं न स्वीकरोति. कथं? बालकः पाठशालां गत्वा पठति इति वक्तव्यमस्ति. पाठशालां गत्वा इति वक्तव्यं. तत्र कर्मपदं सम्भवति. किमर्थं चेत् गम् धातुः सकर्मकधातुः. बालकः पाठशालां गत्वा पठति अथवा बालकः गृहं गत्वा खादति. तत्र गृहम् इति कर्मपदम् अस्ति. गम् धातुः सकर्मकः, अतः कर्मपदं स्वीकरोति. इत्युक्ते कृदन्तपदमपि तिङ्गन्तपदम् इव कार्यं कर्तुं शक्नोति. बालकः अन्नं खादित्वा पठति. अन्नम् इति कर्मपदमस्ति. खाद् धातुः सकर्मकधातुः. इत्युक्ते धातुः सकर्मकः अस्ति चेत्, सकर्मकधातुतः क्त्वाप्रत्ययस्य योजनं भवति चेत् तत्र कर्मपदम् आगन्तुं शक्नोति. क्त्वाप्रत्ययान्तपदम् अव्ययं भवति इति उक्तवती. तत्र चिन्तनं किम् इत्युक्ते, आदौ क्त्वाप्रत्ययस्य अनन्तरं सुप्रत्ययस्य योजनं भवति. सौ जस् अम् औट् इति एकं दीर्घं सूत्रमस्ति. सु औ जस् अम् औट् शस् ताभ्यां भ्यस् नेभ्यां भ्यस् न्यसिभ्यां भ्यस्. एवं तस्मिन् सूत्रे एकविंशति सुप्रत्ययाः सन्ति. इत्युक्ते स्वौ जस् अम् औट् इति दीर्घसूत्रेण क्त्वा इति प्रत्ययस्य अनन्तरम् आदौ सुप्रत्ययः विधीयते. सुप्रत्ययस्य विधानं नास्ति चेत् तत् पदम् इति वक्तुं न शक्यते. पदं नास्ति चेत् तस्य प्रयोगं कर्तुं न शक्यते वाक्ये. पदसंज्ञा भवेत् चेदेव तस्य प्रयोगः वाक्ये करणीयः इति व्याकरणे सिद्धान्तः अस्ति. तत्र आदौ स्वौ जस् अम् औट् इति तत्र एकं दीर्घं सूत्रम् एकविंशतिसुप्रत्ययाः सन्ति तस्मिन् सूत्रे. तेन सूत्रेण सुप्रत्ययः आदौ विधीयते, पश्चात् किं भवति, अव्ययात् आप् सुपः इति सूत्रमस्ति. अव्ययपदस्य अन्ते स्थितः सुप्रत्ययस्य लोपः भवति इति तेन सूत्रेण उच्यते. अव्ययात् आप् सुपः इति सूत्रेण तत्र सुब्लुक् भवति. सुब्लुक् भवति चेत् इतोपि अन्यत् सूत्रं तत्र आगत्य किं वदति, प्रत्ययलोपे प्रत्ययलक्षणम् इति तत् सूत्रं वदति. अत्र यद्यपि प्रत्ययस्य लोपः भवति, सुप्रत्ययस्य लोपः जातः, तथापि तत्र प्रत्ययलक्षणं तिष्ठति इति प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण उच्यते. अतः त्वा इति पदं तत्र सुप्रत्ययः नास्ति चेदपि पदसंज्ञा तस्य अस्ति, अपि च तस्य प्रयोगं कर्तुं शक्नुमः, किन्तु तस्य रूपपरिवर्तनं कदापि न भवति. लिङ्गवचनविभक्तिपरिवर्तनं न कदापि भवति अव्ययम् अस्ति इति कृत्वा. अव्ययात् आप्सुपः सूत्रेण तस्य अन्ते स्थितस्य सुप्रत्ययस्य लुक् भवति चेदपि तत्र पदसंज्ञा तिष्ठति प्रत्ययलोपे प्रत्ययलक्षणं सूत्रेण. अतः क्त्वान्तपदानि अव्ययानि भवन्ति इति अत्र मुख्यविषयः. क्त्वाप्रत्ययः कित् अस्ति, कित्वात् गुणनिषेधः, क्निति च इति सूत्रेण गुणनिषेधः भवति. इत्युक्ते प्रत्ययः कित् गित् नित् अस्ति चेत्, एतेषु अन्यतमः अस्ति चेत्, धातुः इगन्तः अस्ति चेत्, इगन्तधातुषु इगुपदधातुषु तत्र गुणकार्यं निषिध्यते. क्निति च सूत्रेण गुणनिषेधः भवति. इगन्तधातुः अस्ति चेत् सार्वधातुक अर्धधातुकयोः इति सूत्रेण यद्गुणकार्यं भवनीयं तद्गुणकार्यं क्निति च सूत्रेण निषिध्यते. उदाहरणार्थं सुजाता भगिनी वदतु, भू इति धातुः अस्ति, तस्य क्त्वान्तरूपं किम्? भूत्वा भवति. तत्र भूधातुः इगन्तधातुः, किन्तु गुणकार्यं किमर्थं निषिद्धं तत्र? भूत्वा त्वा प्रत्यय अस्ति, कित् प्रत्यय अस्ति, इच्छनेन गुणनिषेधः भवति. उत्तमं. रोहिणी भगिनी भवती वदतु, जि इति धातुः अस्ति, जि धातोः क्त्वान्तरूपं किमस्ति? जित्वा भवति. उत्तमं. तत्र गुणकार्यं किमर्थं निषिद्धम्? क्त्वा प्रत्ययस्य कित्वात्. क्रु इति धातुः अस्ति, रोहिणी भगिनी वदतु. तत्रापि गुणनिषेधः भवति. मृ इति धातुः अस्ति चेत् मृत्वा. नि इति धातुः अस्ति चेत् नी धातोः रूपं नयति, तत्र नी धातुः अस्ति चेत् तत्र धातुः एव दीर्घ ईकारान्तः, नीत्वा इति भवति. आहत्य अहं किम् उक्तवती, भूधातुतः भूत्वा, जी धातुतः जित्वा, क्रु धातुतः कृत्वा, मृ धातुतः मृत्वा, नी धातुतः नीत्वा. तत्र नी इति धातुः दीर्घ ईकारान्तधातुः. एते धातवः इगन्तधातवः, इत्युक्ते एतेषां धातूनाम् अन्ते इक् प्रत्याहारस्थवर्णः अस्ति. क्त्वा प्रत्ययस्य कित्वात् गुणनिषेधः भूत्वा एतेषु धातुषु सार्वधातुकार्धधातुकयोः इति सूत्रस्य कार्यं निषिध्यते, गुणनिषेधः भवति. एते धातवः इगन्तधातवः. केचन अन्ये धातवः सन्ति, इगुपदधातवः सन्ति चेत् गुणकार्यं तत्र निषिध्यते. धातुः सम्प्रसारणी धातुः अस्ति चेत् तेषु धातुषु सम्प्रसारणकार्यं भवति. केचन धातवः सम्प्रसारणिनः सन्ति. सुजाता भगिनी भवती वदतु, वच् वच् धातोः क्त्वान्तरूपं किमस्ति? उक्त्वा भवति. उक्त्वा भवति. तत्र सम्प्रसारणकार्यं भवति, इत्युक्ते वकारस्य उकारः आगतः, इत्युक्ते यण्सन्धेः विपरीतं कार्यम् अत्र भवति. सम्प्रसारणकार्यम् इत्युक्ते यण्सन्धिकार्यं यथा भवति तस्य विपरीतं कार्यम् अत्र भवति. इत्युक्ते इकोयणचि, इकः स्थाने यण्वर्णादेशः भवति, यण्सन्धिकार्यं. सम्प्रसारणम् इत्युक्ते यण्वर्णानां स्थाने इक् वर्णादेशः भवति, इत्युक्ते यण्सन्धेः विपरीतं कार्यमेव सम्प्रसारणकार्यम्. अत्र यण्वर्णाः के इत्युक्ते यावराल, इक् वर्णाः के इत्युक्ते इवुरुलु. यण्वर्णानां स्थाने इक् वर्णादेशः भवति इत्यतः सम्प्रसारणी धातुषु सम्प्रसारणकार्यं भूत्वा रूपं सिध्यति. वच् अस्ति चेत् उक्त्वा, वद् अस्ति चेत् वद् अस्ति चेत् उक्त्वा न कोऽपि वक्तुमिच्छति वा? उदित्वा भवति. उदित्वा उदित्वा तत्र वद् धातुः वकारस्य स्थाने आदौ उकारः आयाति. इत्युक्ते वद् धातुः इडनुकूलधातुः, इडनुकूलधातुः अस्ति इति कृत्वा इडागमः भूत्वा उदित्वा इति रूपं सिध्यति. किन्तु वच् धातुः अनिट् धातुः, अतः तत्र इडागमः नास्ति. इडागमः भवितुं धातौ अपि आनुकूल्यम् आवश्यकं. वच् धातोः रूपम् उक्त्वा केवलं तत्र सम्प्रसारणं भूत्वा सन्धिकार्याणि भूत्वा रूपं सिध्यति. वच् उक्त्वा, वद् उदित्वा, वप् अस्ति चेत् उक्त्वा, वः अस्ति चेत् ऊढ्वा इति भाति. वच् वद् वप् वः एते धातवः सम्प्रसारणधातवः. इत्युक्ते एतेषु सम्प्रसारणकार्यं भवितुम् आनुकूल्यमस्ति. क्त्वा प्रत्ययः आर्धधातुकप्रत्ययः, वलादि आर्धधातुकप्रत्ययः. इत्युक्ते क्त्वा प्रत्ययस्य अनुबन्धवर्णानां लोपकार्यानन्तरं तकारः आदिमवर्णः, तकारः वल् प्रत्याहारस्थवर्णः. क्त्वा प्रत्ययः कृत् अस्ति इति कारणतः तत्र वशादिः अस्ति वा इति अपि द्रष्टव्यम्. वशादिः नास्ति, तकारः केवलं वलादिः, वश् प्रत्याहारे नास्ति. इत्यतः क्त्वा प्रत्यये इड अनुकूलता अस्ति, इडागमः भवितुम् आनुकूल्यमस्ति. धातौ आनुकूल्यमस्ति चेत् प्रत्यये अपि आनुकूल्यमस्ति इति कारणतः रूपसिद्धौ इडागमकार्यं दृश्यते. इत्युक्ते इडागमः भवितुं धातौ आनुकूल्यम् आवश्यकं, प्रत्यये अपि इडानुकूलता आवश्यकी, तत्र इडागमकार्यं भवितुं शक्नोति. इत्युक्ते क्त्वा प्रत्ययः इडागमयोग्यप्रत्ययः, अपि च धातुः अपि इडनुकूलधातुः अस्ति चेत् तदा इडागमः भूत्वा रूपं सिध्यति. पठ् पठ् अस्ति चेत् किं भवति? पठित्वा. वदतु. पठ् योगः इडानुकूलः अस्ति, पठ् धातुः इच्छनेन पठ् योगः ई योगः त्वा पठित्वा भवति. उत्तमं. पठ् धातुः सेट् अस्ति, क्त्वा प्रत्ययः अपि इडनुकूलप्रत्ययः, अतः इडागमः भूत्वा पठित्वा इति रूपं सिध्यति. खाद् अस्ति चेत् खादित्वा भवति. तत्र वदतु. खाद् योगः ई योगः त्वा खादित्वा. तत्र धातौ अपि आनुकूल्यम् अस्ति, क्त्वा प्रत्ययः इडनुकूलः एव. पठ् धातुः, खाद् धातुः, एते धातवः इडनुकूलाः. इत्युक्ते सेट् धातवः. किन्तु केचन धातवः अनिटः सन्ति. इत्युक्ते तेषु धातुषु इडनुकूलता नास्ति. उदाहरणार्थं लभ्, लभ् धातोः रूपं किं भवति? लब्ध, लब्ध्वा. उत्तमं, लब्ध्वा इति भवति. तत्र इडनुकूलता नास्ति, किन्तु अन्यानि सन्धिकार्याणि भवन्ति इति तु अन्या वार्ता. लभ् धातुतः लब्ध्वा इति रूपं साधयितुं तत्र सन्धिकार्यद्वयं झषस्तथोर्धोधः अपि च झलां झष् झषि इति सूत्रद्वयेन लब्ध्वा इति रूपं सिध्यति. तत्र सन्धिकार्याणि सन्ति इति तु भिन्ना वार्ता. इडनुकूलता नास्ति इति कृत्वा इडागमः न भवति. गम् धातोः रूपं गत्वा. क्रु धातोः रूपं कृत्वा. कृत्वा, उत्तमं. स्था धातुः अस्ति चेत् किं भवति? स्थित्वा. स्थित्वा भवति, उत्तमं. लब्ध धातुः लब्ध्वा, स्था अस्ति चेत् स्थित्वा, गम् अस्ति चेत् गत्वा, क्रु अस्ति चेत् कृत्वा. एते धातवः अनिट् धातवः. इत्युक्ते एतेषु धातुषु इडनुकूलता नास्ति, इडागमयोग्यः धातुः नास्ति. एते धातवः इडनुकूलाः न सन्ति, अनिट् धातवः. अतः इडागमः अभूत्वा रूपं सिध्यति. किन्तु तत्र अन्यानि कार्याणि सन्ति इति तु सत्यं. स्था इति धातुं पश्यामश्चेत् स्थित्वा इति रूपं भवति. तत्र एकं विशिष्टं सूत्रम् आगत्य कार्यं करोति. द्यति स्यति मा स्थाम् इत्तिकिति, द्यति स्यति मा स्थाम् इत्तिकिति. तत् सूत्रं केषाञ्चन धातूनां प्रसङ्गे कार्यं करोति. स्थाम् इति कथनेन स्था धातोः प्रसङ्गः तस्मिन् सूत्रे अस्ति इत्यतः स्थित्वा इति रूपं सिद्ध्यति. लब्ध्वा इत्यत्र हल् सन्धिकार्याणि भूत्वा लब्धधातोः रूपं लब्ध्वा इति भवति. क्रुधातुः अनिटेव कृत्वा इति भवति. किन्तु क्रुधातोः प्रसङ्गे करिष्यति इति रूपं सिद्ध्यति. तत्र विशिष्टं सूत्रम् आवश्यकम्. रुद्धनोः स्ये इति सूत्रेण करिष्यति इत्यत्र इडागमः भवति. वस्तुतः क्रुधातुः तु अनिट् धातुः, इडनुकूलः नास्ति क्रुधातुः. धातुः सेट् चेत् इडागमः भवति, धातुः अनिट् चेत् इडागमः न भवति. किन्तु क्त्वा प्रत्ययः इडनुकूलप्रत्ययः. अत्र तु एकं सम्भाषणं दत्तमस्ति. रोहिणी भगिनी अपि च भूमा भगिनी सम्भाषणं पठन्तु. उच्चैः पठत अवगच्छत च कर्णः, अहं कर्णः दुर्योधन, अहं कर्णः. कर्ण वद, किमर्थं खिन्नः? जनाः मां दृष्ट्वा अयं कीर्तिपुत्रः इति परिहसन्ति. चिन्तां त्यक्त्वा मया सह वस. राज्यं दत्त्वा, राज्यं दत्त्वा त्वां महाराजं करोमि. भवान् आश्रयं कल्पयित्वा मां उद्धृतवान् अस्ति. अहं किं कृत्वा एतस्मात् ऋणात् मुक्तः भवामि? त्वं मम मित्रमेव, अत्र स्थित्वा प्रतिकारं कुरु. एतं प्रसङ्गं स्मृत्वा भवतः सहकारं करोमि. अस्मिन् सम्भाषणे कानिचन पदानि रक्तवर्णैः लिखितानि, तानि एव क्त्वान्तपदानि. एकवारं वदतु भगिनि क्त्वान्तपदानि. दृष्ट्वा, त्यक्त्वा, दत्त्वा, कृत्वा, स्थित्वा, स्मृत्वा. एतेषु वाक्येषु क्रियाद्वयं वर्तते. मां दृष्ट्वा परिहसन्ति, त्यक्त्वा वस. तत्र त्यजनम् इति एकं कार्यमस्ति, वसतु इति वदति. अत्र रोहिणी भगिनी भवती वदतु, दुर्योधनः इति समस्तपदमस्ति, भवती जानाति खलु विग्रहवाक्यं? उत्साहेन योधनं करोति. समस्तपदमस्ति इति तु जानाति खलु, समस्तपदमेव. विग्रहवाक्यं कथं वक्तव्यं? दुष्करं योधनं येन सह. दुष्करं योधनं येन सह अथवा दुष्करं योधनं यस्य सह इति विग्रहवाक्यं वक्तुं शक्यते. येन सह योधनं दुष्करम् इति अर्थः अस्ति. योधनं दुष्करं येन सह. योधनम् इति कथनेन कीदृशं पदं? रोहिणी भगिनी वदतु. ल्युट् प्रत्ययः भवति. युद्धधातुतः ल्युट् योजनेन योधनं. तस्मात् पूर्वं दुर् योजयतु. दुर्योधनं, दुर्योधनम् इति पदमपि अस्ति. युद्धधातोः युडन्तरूपमेव योधनं. किन्तु अत्र किमस्ति? दुर्योधनः इति पुंलिङ्गपदमस्ति. साधारणतया बहुव्रीहिसमासयुक्तपदेषु तत्र लिङ्गपरिवर्तनं दृश्यते. योधनम् इति नपुंसकलिङ्गपदं. ल्युडन्तपदानि सर्वदा नपुंसकलिङ्गपदानि एव भवन्ति. किन्तु अत्र दुर्योधनः इति किमर्थं लिखितमस्ति पुंलिङ्गपदं? तत्र वयम् ऊहां कर्तुं शक्नुमः. तस्मिन् पदे बहुव्रीहिसमासः स्यात् इति ऊहां कृत्वा वक्तुं शक्नुमः. दुष्करं योधनं येन सह इति विग्रहवाक्यं. येन सह योधनं दुष्करम् इति अर्थः. दुर्योगः युद्धयोगः ल्युट् योजनेन दुर्योधनम् इति पदमस्ति. दुर्योधनम् इति भिन्नम्. अत्र दुर्योधनः इति एव दत्तमस्ति. खिन्नः इति पदमस्ति, वदतु. भिद्दस्ति चेत्? भिन्नः. छिद्दस्ति चेत्? भिन्नः. छिद्दस्ति चेत्? भिन्नः. छिन्नः. एते धातवः दकारान्तधातवः. भिद् भिन्न, छिद् छिन्न, छिद् खिन्न एवं तान्तरूपाणि भवन्ति. गम् गत, मन् मत एवमेव अत्र छिद् धातोः रूपं छिन्न, छिद् धातोः रूपं खिन्न. एकं विशिष्टं सूत्रमस्ति रदाभ्यां निष्ठातः नः पूर्वस्य च दः इति सूत्रं. रदाभ्यां निष्ठातः नः पूर्वस्य च दः इत्युक्ते अनेन सूत्रेण नकारस्य स्थाने नकारः आयाति, पूर्वदकारस्य स्थाने अपि नकारः आयाति. इत्युक्ते खिद् इत्यत्र दकारः अस्ति, तस्य दकारस्य स्थाने अपि नकारः आयाति. खिद् धातोः परं कृताप्रत्ययस्य तकारः अस्ति खलु, तस्य तकारस्य स्थाने अपि नकारः एव आयाति. तेन सूत्रेण रदाभ्यां निष्ठातः नः पूर्वस्य च दः इति सूत्रेण खिन्न इति रूपं सिद्ध्यति. खिद् धातोः धञन्तरूपमेव खेदः. खिन्नः इत्युक्ते वदतु. महोदय भवान् वदतु. खिन्नः इत्युक्ते भेदनम् अथवा त्रोटनं, त्रुटितम्. मम उच्चारणं सम्यक् अस्ति खलु? खिन्न खिन्न इति कीदृशं पदम्? खिन्न इति चकार. न खिन्न खिन्न खिन्न महाप्राणककारः. वदतु. ककारस्य योजनेन छिन्न छिद् इति धातुः, तस्य इक्तप्रत्ययस्य योजनेन छिन्नः इति पदं सिद्ध्यति. अत्र अहं कस्मिन् प्रसङ्गे पृच्छन्ति अस्मि इत्युक्ते खिद् धातुतः खिन्न इति रूपं. मम उच्चारणं सम्यक् अस्ति इति अहं चिन्तयामि. परन्तु मम श्रवणे खेदः भवति. महोदय खिद् धातुतः खेदः भवति खलु? खेदः, तदेव तदेव मया उक्तं. वदतु, रूपं साधयतु. घञ् प्रत्ययस्य योजनेन खेदः इति रूपं सिद्ध्यति. अत्र गुणकार्यं केन सूत्रेण भवति? गुणकार्यं घञ् प्रत्ययस्य. ओके, घञ् इति प्रत्ययस्य नकारस्य हलन्त्यम् इति सूत्रेण लोपः भवति. ओके, पुगन्तलघुपदस्य इति सूत्रेण एव. पुगन्तलघुपदस्य च इति सूत्रेण गुणकार्यं भूत्वा खिद् खेद् भवति. धातुः इगुपधधातुः, उपधायां ह्रस्वैकारः अस्ति इत्यतः खिद् भिद् छिद् इत्यादिषु छेदः, भेदः, खेदः रूपाणि सिद्ध्यन्ति. खिन्नः इति प्रश्ने सति दैन्यग्रस्तः, खेदयुक्तः. खिद् धातुः दिवादिगणे अस्ति. महोदय लट्टिरूपं वदतु. खिद् धातुः दिवादिगणे खिद्यति. दिवादिगणे अस्ति चेत् खिद् धातुः खिद्यते, खिद्यते इति रूपं भवति. खिद्यते, खिद्येते, खिद्यन्ते, खिद्यसे, खिद्येथे, खिद्यद्वे, खिद्ये, खिद्यावहे, खिद्यामहे इति रूपं. खिद् धातुः आत्मनेपदी धातुः, अतः शाणजन्तरूपं सिद्ध्यति. तदर्थं रूपं वदतु. खिद्यमानः, खिद्यमाना, खिद्यमानम्. खिद्यते इति आत्मनेपदी धातुः, अतः शाणजन्तरूपाणि. खिद्यमानम् इति रूपं सिद्ध्यति. खिद् धातोः णुवुल् प्रत्ययान्तरूपं खेदकः, अनियर् प्रत्ययान्तरूपं खेदनीय. मम स्थितिः खेदनीया इति रूपं, खेदनीयं, खेदनीया, खेदनीयः, एवं रूपाणि भवन्ति. अत्र किमर्थम् इति समस्तपदमस्ति. विग्रहवाक्यं किमर्थम् इति किम् अर्थः यस्य न जानामि भगिनि. चिन्ता मास्तु. कस्मै इदम् इति विग्रहवाक्यं वक्तव्यं भवति. किमर्थं तस्य कृते कस्मै इदं, तत्र चतुर्थी तत्पुरुषसमासः अस्ति. चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः इति सूत्रेण चतुर्थी तत्पुरुषसमासः तत्र भवति. वद इति रूपम् अस्ति. वद, तस्य रूपाणि वदतु एकवारं. भवान् वदतु. वद, वदतं, वदत इति रूपाणि. वद, वदतात्, वदतं, वदत. नवरूपाणि वदतु. नवरूपाणि वदतु, वदतात्, वदतां, वदन्तु. वद, वदतात्, वदतं, वदत. वदानि, वदाव, वदाम इत्यादि. वस इत्यस्य रूपाणि वदतु. वसतु वसतात् वसतां वसन्तु वस वसतात् वसतं वसत वसानि वसाव वसाम. उत्तमम् उत्तमं महोदय, धन्यवादाः. अत्र लोट् लकाररूपं दत्तमस्ति, मध्यमपुरुषे एकवचनं रूपं दत्तमस्ति. परमात्मा श्रीकृष्णः अर्जुनं प्रति वदति त्वं, त्वम् इति सम्बोधनं करोति, भवान् इति न वदति. त्वं मध्यमपुरुषे एकवचन कर्तृपदमस्ति, त्वं वद, त्वं वस, त्वं पठ, एवं मध्यमपुरुष एकवचनरूपम् अस्ति. लोट् लकाररूपं दत्तमस्ति. खिद् धातुः दिवादिगणे अस्ति, दिवादिगणे अस्ति इति कारणतः खिद्यते इति रूपं. मां दृष्ट्वा, तत्र दृष्ट्वा वक्तुमिच्छति वा? दृश्य धातोः त्वान्तरूपं त्वा, प्रथमं त्वा इति वदति ष्टुना ष्टुः इति सूत्रेण त्वा ष्ठावद् ष्ठ्वा भवति, ष्ठा भवति. तदनन्तरं वकारान्तः वकारः आगच्छ दृष्टा. ओके, वकारः किमर्थम् आगच्छति? वकारः त्वान्तस्य एव. ओके, त्वान्तस्य एव रूपाणि. ओके, वकारः प्रथममेव अस्ति त्वान्तरूपे. ओके, दट् त्वा एव ष्ट्वा ष्टा ष्टुनाष्टुः इति सूत्रेण दृष्ट्वा इति भवति परिवर्तनं भूत्वा. उत्तम. अत्र इतोपि किञ्चित् चिन्तनम् अस्ति. दृश् धातुः अस्ति, दृश् इति कथनेन तत्र तालव्यशकारः अस्ति, तत्र अन्ते शीतकालः इत्यत्र यः शकारः आयाति सः शकारः तालव्यशकारः. दृशिर् इत्यत्र इरः इति संज्ञावाच्य वार्तिकेन इर् इत्यस्य इति संज्ञा भूत्वा दृश् लौकिकधातुः दृश् अस्ति, तत्र तालव्यशकारः अस्ति. आदौ तालव्यशकारः अस्ति, पश्चात् तालव्यशकारस्य स्थाने मूर्धन्यशकारः आयाति. तत्र व्रश्च भ्रश्च सृज मृज यज राज भ्राज झषांशः इति सूत्रेण तालव्यशकारस्य स्थाने मूर्धन्यशकारः आयाति, तेन दृश् भवति. इत्युक्ते मूर्धन्यशकारयुक्तं रूपम् आयाति. पश्चात् महोदयेन उक्तं ष्टुनाष्टुः इति सूत्रेण ष्टुत्वं भूत्वा दृष्ट्वा इति रूपं सिद्ध्यति. आदौ षत्वं भवति, षत्वम् इत्युक्ते षकारः आयाति, पश्चात् ष्टुत्वं भवति इत्युक्ते मूर्धन्यटकारः आयाति षकारस्य प्रभावेण. सूतपुत्रः, महोदय वदतु विग्रहवाक्यं. सूतस्य पुत्रः सूतपुत्रः इति षष्ठी तत्पुरुषसमासः. एकः धातुः अस्ति सु इति धातुः, लौकिकधातुः सु अस्ति, किन्तु उपदेशावस्थायां तस्य रूपं षु अस्ति, इत्युक्ते शोपदेशधातुः. इत्युक्ते उपदेशावस्थायां शकारः मूर्धन्यशकारः तस्य धातोः आदौ अस्ति, अतः धात्वादेः सहसः इति सूत्रेण प्राकृतिकं कार्यं कृत्वा लौकिकधातुः सु आयाति. तस्य रूपम् अस्ति सूयते, दिवादिगणे अस्ति, प्राणिगर्भविमोचने इत्यस्मिन् अर्थे सः धातुः अस्ति. प्राणिगर्भविमोचने इत्यस्मिन् अर्थे सु धातुः अस्ति. तत्र प्रा उपसर्गं योजनेन किं भवति? प्रसूतिः. प्रसूतिः नाम प्रसूतिः इत्यस्ति. उत्तमं. तत्र धातुः सु धातुः, षु इति उपदेशावस्थायां तस्य स्थितिः, धात्वादेः सहसः सूत्रेण मूर्धन्यशकारस्य स्थाने दन्त्यसकारः आयाति. लट् लकाररूपम् अस्ति, सूयते, दिवादिगणे अस्ति इति कारणतः दिवादिभ्यः श्यन् इति सूत्रेण या आयाति, इत्यतः सूयते. प्रा उपसर्गस्य योजनेन प्रसूयते इति रूपं भवति. प्रसूतिः, सूतिः इति कीदृशं पदम्? तिन् प्रत्ययस्य योजने, स्त्री प्रत्यय तिन् प्रत्ययस्य योजनेन प्रसूतिः इति रूपं सिद्ध्यति. उत्तमं. कृतान्तरूपं किं भवति? प्रसूत्य इति, प्रसूत्य ल्यबन्तं भवति, प्रसूत्य इति ल्यबन्तं भवति. उपसर्गः नास्ति चेत् सूतः एवं रूपाणि भवन्ति. तत्र सूत इति सुधातोः क्तान्तरूपं, सुधातोः क्तान्तरूपं सूत भवितुमर्हति. किन्तु क्तिन् प्रत्ययस्य योजनेन सूतिः, प्र उपसर्गस्य योजनेन प्रसूतिः, प्रसूतः, प्रसूयते. दिवादिगणे अस्ति इति कारणतः कर्तरि लट् रूपं कर्मणि लट् रूपं समानं भवति. अतः प्रसूयते इति प्र उपसर्गस्य योजनेन एतादृशानि रूपाणि भवन्ति. तत्र धातुः प्राणिगर्भविमोचने इत्यस्मिन् अर्थे शू धातुः अस्ति. शू धातुः शोपदेशधातुः. सन्देहः अत्र सूतपुत्रः इति कथनेन किमर्थं नेगेटिव् मीनिङ्ग् आयाति इति मम चिन्तनं. किमर्थं नेगेटिव् मीनिङ्ग् आयाति? कर्णस्य नाम सूतपुत्रः इति किमर्थं सर्वे किमर्थं परिहासं करोति कुर्वन्ति सूतपुत्रः इति कथयित्वा? रथसारथेः पुत्रः इति अर्थः अस्ति, अपि च सूर्यस्य पुत्रः इति अर्थः अपि. तद् पासिटिव् मीनिङ्ग् भवति किल, कोऽपि न जानाति तत् समये, कोऽपि न जानाति सः सूर्यपुत्रः इति. श्रीकृष्णः एवं कुन्ती एव जानन्ति किल पुरा. आफ्टर् लाङ्ग् टैम् ओन्ली अदर्स् न्यू अबौट् इट्. सो आरम्भसमये कोऽपि न जानाति किल सः सूर्यपुत्रः इति. रोहिणी भगिनी भवती किं वक्तुमिच्छति अत्र? सः डेस्टिनेशन् फार् दै जाब् भूमा भगिनी भवती वदतु. सूतः रथं चलति इति सूतः न रथं चालयति चालयति रथं चालयति इति कृत्वा सूतपुत्रः इति नाम सर्वे श्रूयते. श्रूयते इति क्रियापदं गृहीत्वा यदि वयम् अर्थं योजयामश्चेत् सूतपुत्र इति सारथिः इति अर्थं न सिद्ध्यति. तदेव मम चिन्तनम्. सुधातुः दिवादिगणीयसुधातुः प्राणिगर्भविमोचने इत्यस्मिन् अर्थे अस्ति. रथसारथेः पुत्रः इति अर्थः नास्ति. परिहसन्ति. अत्र किं वक्तुमिच्छामि इत्युक्ते एका मुख्या वार्ता अस्ति अत्र. साधारणतया पदानां लौकिक अर्थः भिन्नः, यौगिक अर्थः भिन्नः, योगार्थः भिन्नः, रूढार्थः भिन्नः. योगार्थः इत्युक्ते तत्र धातुः कः, धातोः परं प्रत्ययः कः, कीदृशप्रत्ययस्य योजनेन तत्र पदं सिद्ध्यति, एतत् चिन्तनं भिन्नम् अस्ति. किन्तु लोके तस्य पदस्य रूढिः कस्मिन् अर्थे अभवत् इति अन्या वार्ता. गवेषणम् इति पदम् अस्ति. गवेषणमित्युक्ते गोः अन्वेषणम् इति अर्थः अस्ति. किन्तु लोके गवेषणमित्युक्ते रिसर्च् इति अर्थः अस्ति. गवेषणमित्युक्ते रिसर्च्, भवान् रिसर्च् करोतु, भवान् रिसर्च् करोतु इत्यस्मिन् अर्थे तत्र गवेषणं करोतु. एवमेव बहूनि पदानि इदानीं न वक्तुं शक्नोमि. बहूनि पदानि लोके तेषां पदानाम् अर्थः भिन्नः अस्ति, किन्तु तत्र योगार्थः भिन्नः. योगार्थः इत्युक्ते तत्र धातुः कः, प्रत्ययः कः, अथवा प्रातिपदिकं किं, प्रत्ययः कः, व्युत्पत्तिरीत्या कीदृशार्थः सिद्ध्यति इति भिन्ना वार्ता. रोहिणी भगिनी वदतु. रूढि अर्थः भिन्नं भवति. रूढार्थः भिन्नः लोके. तत्र वस्तुतः तत्र योगार्थः कः, योगार्थः इत्युक्ते व्युत्पत्तिः कीदृशी, पदस्य निष्पादनं कथं भवति इति भिन्ना वार्ता. किन्तु लोके भिन्न अर्थेषु कानिचन पदानि द्रष्टुं शक्नुमः. मम मनसि न आयान्ति कानिचन विशिष्टानि पदानि, बहु परिचितानि पदानि. विभूतिः इति कथनेन साधारणतया बहवः जनाः चिन्तयन्ति तत्र भस्मधारणम् इति चिन्तयन्ति. किन्तु तत्र भूधातुतः वि उपसर्गपूर्वकः भूधातुतः क्तिन् प्रत्ययस्य योजनेन निर्मितम् अस्ति. ऐश्वर्यं ऐश्वर्यम् ऐश्वर्यम् इत्युक्ते जनाः चिन्तयन्ति सम्पत्तिः इति चिन्तयन्ति सम्पत्तिः अथवा सम्पत् इति चिन्तयन्ति किन्तु ऐश्वर्यम् इत्युक्ते ईश्वरस्य भावः एवमेव गौरवं गौरवम् इति कथनेन गुरोः भावः तत्रापि भिन्नरीत्या लोके तस्य प्रयोगः अस्ति यत्र यत्र गुरुत्वम् अस्ति गुरुत्वम् इत्युक्ते गुरुशब्दस्य अर्धद्वयम् अस्ति अध्यापकः गुरुः इति अर्थे अस्ति तद्वस्तु गुरु गुरु इत्युक्ते हेवि हेवि इति अर्थे अस्ति हेवि इति अर्थे अस्ति चेदपि गौरवम् इति पदं साधु एव तत्र लाघवं नास्ति वस्तु गुरु अस्ति इति कथनेन तत्र हेवि वेट् इति अर्थः अपि अस्ति भारः अस्ति वस्तुनि भारः अस्ति अग्रे सरेम चिन्ताम् इति कर्मपदमस्ति त्यक्त्वा त्यज धातुः अपि सकर्मकधातुः अतः अत्र चिन्ताम् इत्यत्र कर्मपदं सम्भवति त्यज धातुः सकर्मकः अस्ति इति कारणतः चित्यौ इति इदित् धातुः चिति इति इदित् धातुः अतः इदितोनुं धातोः इति सूत्रेण नुमागमः भूत्वा चिन्तयति इति रूपं सिद्ध्यति चुरादिगणे अस्ति धातुः इदित् धातुः अतः नुमागमः इदितोनुं धातोः इति सूत्रेण अपि च मया सह महोदय वदतु मया सह इत्युक्ते ओके मया सह वस किं पृष्टवती अत्र मया सह इत्यत्र वैशिष्ट्यं किं मया सह इत्युक्ते ओके तृतीया विभक्ति विभक्ति एव उपपदविभक्तिरूपेण तृतीया विभक्ति आगच्छति तत्र मया सह इति कथनेन तदेव वैशिष्ट्यम् उत्तमं तृतीयाविभक्तिः द्विधा उच्यते कारकतृतीयाविभक्तिः उपपदतृतीयाविभक्तिः मया सह इत्यत्र उपपदतृतीयाविभक्तिः अस्ति सः इति उपपदम् अस्ति इत्यतः उपपदतृतीयाविभक्तिः त्यक्त्वा इत्यत्र त्यज् धातुतः आदौ चोहकुः सूत्रेण त्यग् भवति पश्चात् खरिच सूत्रेण त्यक् भवति त्यक् योगः त्वा त्यक्त्वा इति रूपं सिद्ध्यति परि उपसर्गपूर्वक हास् धातोः रूपं परिहसति अप अस्ति चेत् अपहसति एव उप अस्ति चेत् उपहसति वि अस्ति चेत् विहसति उत्तमं परि उपसर्गपूर्वकः हस् धातुतः घञ् योजनेन परिहासः अप उपसर्गपूर्वकः हस् धातुतः घञ् योजनेन अपहासः इति रूपाणि भवन्ति घञ्यन्तरूपाणि पुंलिङ्गपदानि भवन्ति मया सह इति दत्तमस्ति खलु कानिचन ईदृशानि वाक्यानि वदामि बालकः मित्रेण सह क्रीडति मित्रेण सह अहं पुत्र्या सह पठामि अध्यापकः छात्रैः सह गच्छति सीता रामेण सह वनं गतवती ईदृशानि वाक्यानि लेखितुं शक्नुमः तत्र चिन्तनं किमस्ति इति प्रश्ने सति मित्रेण सह गच्छामि अत्र मित्रेण सह गच्छामि तत्र सह इति उपपदम् अस्ति एवमेव अन्यानि कानिचन पदानि सन्ति उपपदानि साकं सार्धं समम् इत्येतेषां योगे अपि उपपदतृतीया विभक्तिः भवति सः इति कथनेन सः साकं सार्धं समम् एतेषां पदानां योगे अपि उपपदतृतीया विभक्तिः भवति तत्र एकं सूत्रमस्ति सहयुक्ते प्रधाने तत्र सन्धिकार्यं कृतमस्ति पूर्वरूपसन्धिकार्यमस्ति सहयुक्ते अप्रधाने इति तत्र पदविच्छेदं कुर्मः चेत् सहयुक्ते प्रधाने इति अस्ति इत्युक्ते सहार्धेन युक्ते अप्रधाने तृतीया स्यात् अध्यापकः शिष्येण सह गच्छति पिता पुत्रेण सह आगतः इत्यादिषु वाक्येषु सः इति उपपदमस्ति इत्यतः उपपदतृतीया भवति तस्मिन्नेव अर्थे पिता पुत्रेण साकं गच्छति लक्ष्मणः रामेण सार्धं गच्छति लक्ष्मणः रामेण सह वनं गतवान् लक्ष्मणः रामेण साकं गच्छति रामेण साकं गतवान् इत्यादिषु वाक्येषु उपपदतृतीया विभक्तिः अस्ति महोदय भवान् वदतु, रामः बाणेन रावणं हन्ति, बाणेन रामः बाणेन रावणं हन्ति, ओके. अत्र अत्र उपपदविभक्तिः नास्ति इति मन्ये. बाणेन बाणेन इत्युक्ते इन्स्ट्रुमेण्टल् इन्स्ट्रुमेण्ट् किं वदामि, करणं ओके, करणम् इत्युक्ते इन्स्ट्रुमेण्टल् केस्. किम् एक वार्ता अस्ति किल, कर्तृकरणयोः तृतीया, किञ्चित् वदामि तस्मिन् प्रसङ्गे. रामः बाणे, तदेव वक्तुमिच्छामि, कारकम् कारकम् अस्ति, उत्तमम्. रामः बाणेन रावणं हन्ति इत्यस्मिन् वाक्ये बाणः बाणः करणमस्ति, उपकरणमस्ति, इन्स्ट्रुमेण्ट् अस्ति. बाणेन हन्ति करणमस्ति इति उक्तवती खलु, तत्र एकं सूत्रमस्ति. करणं नाम किं? करणसंज्ञासूत्रमस्ति. साधकतमं करणं, साधकतमं, तत्र तमप्रत्ययः कस्मिन् अर्थे अस्ति? तमप् इत्युक्ते आङ्ग्लभाषया वक्तुमिच्छामश्चेत् मोर् ब्यूटिफुल्, मोस्ट् ब्यूटिफुल्. साधकतरः, साधकतमः, साधकतमं करणम् इति. करणं कीदृशं? साधकतमम् अस्ति, सूपर्लेटिव् केस्. करणं कीदृशं भवेत्? साधकतमं भवेत्. तदर्थमेव करणसंज्ञासूत्रमस्ति, साधकतमं करणं. करणमस्ति इति साधु, किन्तु अत्र केन सूत्रेण तृतीयाविभक्तिः भवति इत्युक्ते कर्तृकरणयोः तृतीया इति सूत्रं. कर्तृकरणयोः तृतीया, रामः बाणेन रावणं हन्ति, अत्र बाणेन इत्यत्र करणमस्ति, करणमस्ति इति कारणतः तस्य तृतीया विभक्तिः भवति. तस्मिन् वाक्ये करणम्, उपकरणम्, इन्स्ट्रुमेण्ट् इत्यतः तस्य तृतीया विभक्तिः. अध्यापकेन विद्यालयः गम्यते, तत्र किमस्ति? कर्मणि रूपमस्ति. अध्यापकेन इति तृतीयाविभक्त्यन्तं पदमस्ति, विद्यालयः इति प्रथमान्तं पदमस्ति. कर्मणि प्रयोगे तद्वाक्यमस्ति, अध्यापकेन विद्यालयः गम्यते. कर्मणि प्रयोगे सिद्धान्तः कः? त्रीणि एकम् एकम् इत्युक्ते कर्तृपदस्य तृतीयाविभक्तिः, कर्मपदस्य प्रथमाविभक्तिः, कर्मपदम् अनुसृत्य क्रियापदं सम्भवति कर्मणि प्रयोगे. अतः त्रीणि एकम् एकम् इति वदामः. अध्यापकेन विद्यालयः गम्यते, तत्र विद्यालयः इति एकवचनरूपमस्ति इत्यतः गम्यते इति क्रियापदस्य प्रथमपुरुष एकवचनरूपं भवति. अध्यापकेन विद्यालयः गम्यते, त्रीणि एकम् एकम्. एतदेव वाक्यं कर्तरिप्रयोगे वदतु. कर्तरिप्रयोगे अध्यापकः विद्यालयं गतवान् गच्छति, किमर्थं गच्छति? गतवान् इति कथनेन अध्यापकस्य विशेषणं भवति क्तवतु रूपं. साधारणं लटीरूपं प्रयुज्य वदामश्चेत् अध्यापकः विद्यालयं गच्छति, तत्र कर्मपदं सम्भवति. विद्यालयः इति प्रथमान्तपदमस्ति, अध्यापकः विद्यालयं गच्छति, वाक्यं कर्तरिप्रयोगे अस्ति. तत्र नियमः कः? एकं द्वे एकं, वन् टु वन् इत्युक्ते कर्तृपदस्य प्रथमाविभक्तिः, कर्मपदस्य द्वितीयाविभक्तिः, किन्तु कर्तृपदम् अनुसृत्य क्रियापदं वक्तव्यम्. अध्यापकः गच्छति कुत्र? अध्यापकः विद्यालयं गच्छति. आहत्य कर्तरिप्रयोगे एकं द्वे एकं, कर्मणि प्रयोगे त्रीणि एकम् एकम्. अत्र मम आशयः कः? तृतीयाविभक्त्यन्तं पदं कर्मणि प्रयोगे कर्तृपदं भवति, कर्तृपदस्य तृतीयाविभक्तिः, अध्यापकेन गम्यते इति. कर्तरिप्रयोगे वाक्यं वदामश्चेत् रामः बाणेन हन्ति इत्यत्र बाणेन इति करणमस्ति इत्यतः तस्य तृतीयाविभक्तिः. आहत्य कर्तृकरणयोः तृतीया इति सूत्रेण तृतीयाविभक्तिः भवति. अग्रिमं पदमस्ति महाराजः. रोहिणी भगिनी वदतु. महान् च असौ राजः च महाराजः. राजा इति कीदृशं पदम्? राट् इति शब्दस्य राट् राजो राजः इति तादृशं तदपि अस्ति, किन्तु अत्र राजन् इति प्रातिपदिकमस्ति खलु, राजन् आमां, राट् इति पदमपि अस्ति किन्तु राजन् इति नकारान्तपदमस्ति, नकारान्तप्रातिपदिकमस्ति, प्रातिपदिकं राजन् किन्तु प्रथमाविभक्त्यन्तं रूपं राजा, रूपाणि वदतु, राजा राजा राजानौ राजानः राजानं राजानौ राजानः राजानं राजानौ राजा राज्ञः राज्ञः राजा राजानौ राजानः राजानं राजानौ राज्ञः एवं रूपाणि भवन्ति अत्र महाराजः. पश्यन्तु तत्र भेदः, राजन् इति पदं नकारान्तपदं, प्रातिपदिकं राजन् किन्तु समस्तपदं कुर्मः चेत् अकारान्तपदं भवति, महाराजः इति अकारान्तपदम् अस्ति. राजन् शब्दस्य षष्ट्यन्तं किम्? षष्ट्यन्तं पदं राजा राज्ञः राज्ञः. किन्तु महाराजः इति पदस्य षष्ट्यन्तं किं भवति? राजस्य महाराजस्य. उत्तमं, रामशब्दवत् रूपाणि भवन्ति. एतादृशं परिवर्तनं किमर्थम् इत्युक्ते समस्तपदमस्ति, महाराजः इति अकारान्तपदं, रामशब्दवत् महाराजः. उत्तमं, विशेषणपूर्वपदकर्मधारयसमासः भवति. बहुवचने रूपम् अस्ति चेत् महाराजाः इति अस्ति चेत् महान्तः च ते राजानः च इति. उत्तमं, महान्तः ते राजानः, अत्र विशेषणपूर्वपदकर्मधारयसमासः अस्ति. तस्मिन् प्रसङ्गे एकं सूत्रं स्मर्तव्यम्, आन्महतः समानाधिकरणे जातीययोः इति सूत्रम्. आन्महतः समानाधिकरणजातीययोः, समानाधिकरण इति कथनेन तत्र कर्मधारयसमासः अस्ति इति अर्थः. कर्मधारयसमासस्य प्रसङ्गे एव समानाधिकरण्यं दृश्यते. तत्र महतः स्थाने आत् आदेशः भवति, आकारादेशः भवति. आत् इति कथनेन तपरकरणं कृतमस्ति. आत् इति कथनेन केवलं दीर्घ आकारः, आत् आदेशः भवति अनेन सूत्रेण. आन्महतः समानाधिकरणजातीययोः इति सूत्रेण, तदर्थमेव महत् इति प्रातिपदिकम् अस्ति चेदपि तत्र महा इति रूपं तत्र सिद्ध्यति. विशिष्टसूत्रेण महत् स्थाने महा इति रूपम् आयाति. महत् शब्दस्य रूपाणि त्रिषु लिङ्गेषु वक्तव्यानि. सुजाता भगिनी वदतु. महाराज महत् शब्दस्य रूपाणि, महत् इति प्रातिपदिकम् अस्ति, वदतु. महत् महत् महति महत्. लिङ्गम् अनुसृत्य वदतु. महत् नपुंसकलिङ्गम् अस्ति. महान् पुंलिङ्गम् अस्ति. महती स्त्रीलिङ्गम् अस्ति. महती इति स्त्रीलिङ्गम् अस्ति. महोदय एकवारं रूपाणि स्मारयतु त्रिषु लिङ्गेषु. महान् महान्तौ महान्तः, महान्तं महान्तौ महतः, तद् पुल्लिङ्गरूपं. महती महत्यौ महत्यः, महतीं महत्यौ महतीः, तत् नदी शब्दवत् स्त्रीलिङ्गपदमस्ति. एवं नपुंसकलिङ्गपदं महत् महती महन्ति, महत् महती महन्ति इति नपुंसकलिङ्गरूपम्. उत्तमं, प्रातिपदिकम् अस्ति, महत् अस्ति, किन्तु तस्य रूपाणि त्रिषु लिङ्गेषु ज्ञातव्यानि. त्वाम् इति युष्मत् शब्दः. रूपाणि द्वितीयापर्यन्तं वदतु भगिनि. त्वां युष्मत् त्वा न. भूमा भगिनी वदतु. त्वं युवां यूयं त्वां त्वा युवां वा युष्मत् युष्मान् युष्मान् त्वं युवां यूयं त्वां युवां युष्मान्. महाराजं करोमि तत्र किमर्थं कर्मपदम् क्रुधातुः सकर्मकधातुः सुजाता भगिनी वस इत्यस्य रूपाणि एकवारं स्मारयतु वसतु वसतात् वसन्तु वसतं वसता वसतानि वसानि वसाव वसाम उत्तमं प्रथमपुरुषद्विवचनं वक्तव्यं वसतु वसतां वसन्तु वस वसतं वसत वसानि वसाव वसाम करोति इत्यस्य रूपाणि वदतु करोमि इति दत्तमस्ति नवरूपाणि वदतु करोति कुरुतः कुर्वन्ति कुरु नास्ति कुरु अस्ति चेत् लोट्लकारः लट्लकाररूपं वदामः करोषि न करोषि करोषि कुरुतः करोष कुरुतः कुरुता न न कुरुता कुरुता करोमि कुर्वः कुर्मः उत्तमं करोति कुरुतः कुर्वन्ति करोषि कुरुतः कुरुथ करोमि कुर्वः कुर्मः क्रुधातुः उभयपदी धातुः अतः द्वयोः रूपाणि ज्ञातव्यानि अत्र करोमि इति परस्मैपदरूपं दत्तमस्ति आत्मनेपदरूपाणि अपि सन्ति अपि च आश्रयं कल्पयित्वा इति लिखितमस्ति आश्रयः इति पदमस्ति पुंलिङ्गपदमस्ति श्री श्री इत्युक्ते तालवेशकारः रेफः इकारः तादृशधातुः अस्ति श्रीधातोः रूपं श्रयति तस्मात् पूर्वम् आ इति उपसर्गः अस्ति चेत् किं भवति आश्रयति धातुः श्रै यकारः अस्ति किल न अत्र धातुः अस्ति शकारः रेफः इकारः श्री तालव्यशकारः रेफः इकारः इकारान्तधातुः इगन्तधातुः अस्ति चेत् तत्र गुणकार्यं भूत्वा श्रे भवति एच् ओ एव आयावः इति सन्धिसूत्रेण अयवादेशः भूत्वा श्रै भवति किन्तु भुवादिगणे अस्ति इति कारणतः शप् इत्यस्मात् अकारः आगतः तेन श्रयति भगिनी वदतु श्रयति इति एकवचनरूपं नवरूपाणि वदतु श्रयति श्रेयतः श्रेयन्ति श्रेयसि श्रेयतः श्रेयथ श्रेयामि श्रेयाव श्रेयाम श्रेयावः श्रेयामः तत्र विसर्गः नास्ति चेत् लोट् भवति खलु आम् आं भगिनि विसर्गः वक्तव्यः श्रेयावः श्रेयावः श्रेयामः आ उपसर्गस्य योजनेन आश्रयति आश्रयति रूपाणि वदतु आश्रयति आश्रयतः आश्रयन्ति आश्रयसि आश्रयतः आश्रयत आश्रयामि आश्रयावः आश्रयामः उत्तमम् आश्रयावः आश्रयामः तत्र विसर्गः वक्तव्यः कल्पयित्वा इति पदमस्ति क्त्वान्तरूपं वयं जानीमः अस्य धातोः प्रसङ्गे बहु किमपि ज्ञातव्यं महोदय भवान् वक्तुमिच्छति वा किं कल्पयित्वा कल्पयित्वा ओके क्लिप् इति धातोः निजन्तरूपं कृत्वा तदनन्तरं त्वान्तरूपं कल्पयित्वा क्लिप् इति धातोः अत्र एव एकः विषयः अस्ति अयं धातुः बहुविशिष्टधातुः भुवादिगणे अस्ति अयं धातुः भुवादिगणे अस्ति भुवादिगणीयधातुषु विशिष्टधातुः धातुः कृप् अस्ति कृप् धातुः कृप् अस्ति कृप् इति कथनेन ककारः ऋकारः पकारः कृप् अस्ति केवलम् अस्य धातोः प्रसङ्गे एव एकं सूत्रमस्ति कृपोरोलः इति सूत्रं कृपोरोलः इति सूत्रेण कृप् धातोः प्रसङ्गे कृप् इत्यत्र लकारादेशः भवति रेफस्य स्थाने लकारादेशः भवति कृपोरोलः इति सूत्रेण रेफस्य स्थाने लकारादेशः भुवादिगणे तस्य रूपं कल्पते चुरादिगणे अपि धातुः अस्ति किन्तु तत्र अर्थः भिद्यते भुवादिगणीयधातुः भिन्न अर्थे अस्ति भुवादिगणे सामर्थ्ये इत्यस्मिन् अर्थे भुवादिगणे कृपधातुः अस्ति भुवादिगणीयकृपधातुः अकर्मकधातुः सामर्थ्ये इत्यस्मिन् अर्थे अस्ति भवन्तः सर्वे श्रुतवन्तः एव भक्तिः ज्ञानाय कल्पते विद्या ज्ञानाय कल्पते विद्या सुखाय कल्पते इति वाक्यानि वयं जानीमः महोदय भवान् वदतु अत्र चतुर्थी किमर्थम् चतुर्थी किमर्थं कल्पते ज्ञानाय कल्पते उपपदविभक्ति इति मन्ये किल अस्य कृते एव एकं विशिष्टं सूत्रमस्ति चतुर्थी विभक्तेः प्रसङ्गे कृपधातुः तु अकर्मकधातुः पश्यन्तु भक्तिः ज्ञानाय कल्पते इत्युक्ते भक्तिः ज्ञानसाधनार्थं ज्ञानं साधयितुं कस्मिन् सामर्थ्यमस्ति इति तत्र अर्थः अस्ति विद्या ज्ञानाय कल्पते विद्या सुखाय कल्पते इत्यादिषु वाक्येषु तत्र कर्मपदं नास्ति किमर्थं चेत् धातुः अकर्मकधातुः अपि च चतुर्थीरूपं वक्तव्यं चतुर्थीविभक्तेः प्रयोगः भवति भक्तिः अस्ति चेत् भक्त्या ज्ञानप्राप्तिः भवति इति अर्थः अस्ति भक्त्यां ज्ञानं साधयितुं सामर्थ्यम् अस्ति इति तादृश अर्थः तत्र अस्ति तदर्थमपि एकं सूत्रमस्ति कल्पते इति पदमस्ति चेत् तत्र चतुर्थी विभक्तिः भवति भुवादिगणे धातुः सामर्थ्ये इत्यस्मिन् अर्थे अस्ति चुरादिगणे अवकल्कने इत्यस्मिन् अर्थे अस्ति चुरादिगणे तस्य रूपं कल्पयति कल्पयति कल्पयते कृपोरोलः इति सूत्रेण एव रेफस्य स्थाने लकारादेशः भूत्वा कृप् इत्यस्य रूपं कल्प् भवति कृप् इत्यत्र गुणकार्यं भवति चेत् किं भवति महोदय वदतु कृप् इति कल्प् भवति सोपानद्वयम् अस्ति रपरः अपि आगच्छति किल नै रपरः न भवति न भवति क्लुप् कल्प् भवति तत्र रपरकरणं न भवति किल पश्यतु कृप् इति कथनेन ककारः रुकारः पकारः अस्ति ककारः रुकारः पकारः इत्युक्ते पकारः अन्तिमवर्णः पकारात् पूर्वं ह्रस्वरुकारः अस्ति कृप् इति धातोः स्वरूपमस्ति पुगन्तलघुपथस्य च इति सूत्रेण कृप् इत्यत्र उपधायां ह्रस्वरुकारः अस्ति तस्य रुकारस्य स्थाने रेपः उरण्ड्रपरः अपि भवति उरण्ड्रपरः अपि कार्यं कृत्वा कर्प् कर्प् भवति कर्प् इति रूपम् आदौ आयाति पश्चात् द्वितीयं सोपानमस्ति कृपोरोलः इति सूत्रेण तत्र यः रेपः अस्ति रेपस्य स्थाने लकारादेशः भवति कर्प् कल्प् भवति पश्चात् अन्यानि कार्याणि भवन्ति तदर्थं कल्पयति इति रूपं चुरादिगणे कल्पयति भुवादिगणे कल्पते कल्पते इति आत्मनेपदिरूपम् अस्ति कृप् धातोः प्रसङ्गे किमर्थम् आदौ एव क्लुप् इति किमर्थं न दत्तमस्ति आदौ एव क्लुप् इति वदनेन तत्र का समस्या इति प्रश्नः उदेति धातुः आदौ तु कृप् अस्ति कृप् धातुतः भूगन्तलघुपदस्य च सूत्रेण कर्प् भवति पश्चात् कृपोरोलः इत्यनेन रेपस्य स्थाने लकारादेशः भवति किन्तु एतत् सर्वं किमर्थं करणीयम् आदौ एव क्लुप् इति कथनेन तत्र समस्या का इत्युक्ते अस्य कृते महत्त्वमस्ति ऋकारस्य महत्त्वमस्ति ऋकारस्य उच्चारणं तस्य महत्त्वमस्ति वेदे धातुः ऋदुपधधातुः अयं धातुः तु ऋदुपधधातुः उपधायां ह्रस्वऋकारः अस्ति कृप् इति एव वक्तव्यं किमर्थं तथा इत्युक्ते वेदे तस्य महत्त्वमस्ति तदर्थमेव एवं कृतमस्ति कृप् धातुतः पुगन्तलघुपधस्य च कृपोरोलः इति सूत्रद्वयेन लौकिकधातुः कल्प् कल्प् भवति पश्चात् रूपं कल्पयति अत्र क्त्वान्तरूपं दत्तमस्ति कल्पयित्वा किमर्थं चेत् निजन्तधातुः अस्ति चेत् निजन्तधातवः सर्वे अनेकाचः कल्पि इति निजन्तधातुः चुरादिगणे अस्ति इति कारणतः णिच् युज्यते खलु अतः णिच् इत्यस्मात् इ आयाति नित्ययोजनेन कल्पी भवति, पश्चात् अन्यानि कार्याणि भवन्ति, कल्पयित्वा इति रूपं. मम आशयः कः? चुरादिगणीयधातवः सर्वे अनेकाचः, निच् योजितमस्ति. निच् अस्ति इति कारणतः तत्र इकारः, अन्ते इकारः आयाति इति कृत्वा ते धातवः एकाचः न सन्ति, अनेकाचः. धातुः अनेकाचस्ति चेत् इडागमयोग्यः. अत्र प्रत्ययः इडनुकूलः एव. अनेकाच धातुः इडनुकूलप्रत्ययः, अतः इडागमः भूत्वा कल्पयित्वा इति रूपम् अत्र आगतम्. रोहिणी भगिनी वदतु. उद्धृतवान्. उद्धृतवान् उत्पूर्वक धृतवान् इति शब्दः. धृत तव तु प्रत्ययः. धातुः ध्रु धृ धातु. क्रु अस्ति चेत् किं भवति? धृतवान्. क्रु अस्ति चेत् कृतवान्. भ्रु अस्ति चेत् धृतवान्. ह्रु अस्ति चेत् ह्रु अस्ति चेत् कृतवान् कृतवान्. अत्र ध्रु अस्ति. ध्रु धातोः रूपमेव धृतवान्. ध्रु धातुतः रूपं साधितमस्ति. लटिरूपं पश्यामश्चेत् उद्धरति. ध्रु धातोः रूपं धरति. उत् उपसर्गपूर्वकः ध्रु धातोः लट् रूपम् उद्धरति. किन्तु अत्र णिच् अस्ति चेत् किं भवति? उद्धारयति. उद्धृतवान् इति दत्तमस्ति. अर्जुनः वदन् अस्ति. किं वदन् अस्ति? माम् उद्धृतवान् अस्ति, भवान् उद्धृतवान्. अत्र भवान् इत्यस्य विशेषणमेव उद्धृतवान्. ष्टवत् रूपाणि कर्तृपदस्य विशेषणानि भवन्ति. ष्टवत् प्रत्ययः कर्त्रर्धकप्रत्ययः. ध्रु धातोः णिजन्तरूपं धारयति. तत्र धारि इति नूतनधातुः. धारितवान् एतादृशानि रूपाणि भवन्ति. एतस्मात् ऋणात् मुक्तः भवामि. भगिनी वदतु. एतस्मात् ऋणात् मुक्तः भवामि. अहं किं कृत्वा एतस्मात् ऋणात्? पञ्चमी विभक्ति ऋणशब्दस्य. ऋणात् मुक्तः इति दत्तमस्ति. ऋणात् मुक्तः इत्यत्र समस्तपदं कुर्मः चेत् किं भवति? ऋणमुक्तः. मुक्तः इति पदं कीदृशं पदम्? मुच्छधातोः प्रत्ययान्तः मुक्तः. उत्तमं. मुच् धातोः लटीरूपं मुञ्चति. मुञ्चति इत्यत्र किं भवति? षे मुचादीनाम् इति सूत्रेण, षे मुचादीनाम् इति विशिष्टसूत्रेण मुच् धातोः प्रसङ्गे नुमागमः भवति. इत्यतः मुञ्चति इति रूपं सिद्ध्यति. अत्र धातुः तु मुच्. मुच् धातोः क्तान्तरूपं मुक्त. तत्र चकारस्य स्थाने ककारः किमर्थम्? चौकुः इति सूत्रेण. रोगात् मुक्तः रोगमुक्तः. बन्धनात् मुक्तः बन्धमुक्तः. बन्धनात् मुक्तः. पापात् मुक्तः पापमुक्तः. शापात् विमुक्तः शापविमुक्तः. शापात् विमुक्तिः शापविमुक्तिः. उत्तमम्. वृक्षात् पतितः वृक्षपतितः. रोगात् विमुक्तिः रोगविमुक्तिः. उत्तमम्. इमानि पदानि समस्तपदानि. अत्र अपेत अपोढमुक्तपतित अपत्रस्थैः अल्पशः इति सूत्रमस्ति. अपेतापोढमुक्तपतित अपत्रस्थैः अल्पशः इति सूत्रमस्ति. अपेत अपोढमुक्त पतित इत्यादीनि पदानि समस्तपदे. उत्तरपदम् इत्यादिषु पदेषु अन्यतमं पदम् उत्तरपदमस्ति चेत् पञ्चमीतत्पुरुषसमासः भवति. ऋणमुक्तः इत्यत्र पञ्चमीतत्पुरुषसमासः अस्ति. रोगमुक्तः, पापविमुक्तः, वृक्षपतितः इत्यादिषु पदेषु पञ्चमीतत्पुरुषसमासः भवति. एतस्मात् ऋणात् अहं मुक्तः. महोदय भवान् वदतु. मित्रं प्रसङ्गे वदतु. मित्रम् इति नपुंसकलिङ्गं पदं, परन्तु अत्र पुल्लिङ्गरूपेण प्रयोगं कृतः अस्ति. न न, मित्रम् इति नपुंसकलिङ्गपदं, रूपाणि वदतु. मित्रं मित्रे मित्राणि, मित्रं मित्रे मित्राणि इत्येव. उत्तमं. मित्रशब्दः सुहृद् फ्रेण्ड् इत्यस्मिन् अर्थे मित्रशब्दः अस्ति, किन्तु सूर्यः इत्यस्मिन् अर्थे अपि मित्रशब्दः अस्ति. मित्रः इत्युक्ते सूर्यः. पदं पुंलिङ्गपदमस्ति चेत् सूर्यः, नपुंसकलिङ्गपदमस्ति चेत् सुहृद् अथवा फ्रेण्ड् अथवा सखा इति पदानि सन्ति. सखा इति पुंलिङ्गपदमस्ति, तस्य रूपाणि ज्ञातव्यानि. सुहृद् शब्दस्य रूपाणि वदतु. सुहृद् सुहृदौ सुहृदः, सुहृदं सुहृदौ सुहृदः. उत्तमम्. दकारान्तपदमस्ति सुहृद् इत्युक्ते मित्रम्. मित्रम् इति पदम् अकारान्तनपुंसकलिङ्गपदम्. मित्र इति प्रातिपदिकमस्ति, अकारान्तनपुंसकलिङ्गपदं, किन्तु सुहृद् इति दकारान्त हलन्तशब्दः. सुहृद् सुहृदौ सुहृदः, सुहृदं सुहृदौ सुहृदः, एवं रूपाणि भवन्ति. सुहृदा सुहृदे, सुहृदः सुहृदः सुहृदि इति एकवचनरूपाणि भवन्ति. शोभनं हृदयं यस्य सः, शोभनं हृत् यस्य सः. हृत् इति एकं पदमस्ति, हृदयम् इति अन्यत् पदमस्ति, द्वयोः अर्थः समानः. हृत् इति हलन्तशब्दः, हृदयम् इति अजन्तशब्दः. हृदय इति प्रातिपदिकं नपुंसकलिङ्गपदं, हृदय इति प्रातिपदिकं. हृदयं हृदये हृदयानि. हृत् शब्दः हृत् हृदौ हृदः, हृदं हृदौ हृदः, एवं हलन्तशब्दस्य रूपाणि भवन्ति. मित्रम् इत्युक्ते सखा अथवा सुहृद्. भवान् श्रुतवान् खलु मित्राय नमः इत्युक्ते सूर्याय नमः. सूर्याय नमः. मित्राय स्वस्ति इत्युक्ते मित्राय फ्रेण्ड्, सूर्यस्य कृते एव मित्राय स्वस्ति. मित्राय औषक् उपपद, उपपदसमासः वदतु. मित्राय, मित्राय स्वस्ति इति कथनेन उपपदसमासस्य प्रयोगम्, उपपदविभक्तेः प्रयोगं कृतः तत्र. मित्राय स्वस्ति इति कथनेन तत्र स्वस्ति, स्वधा, औषट् इत्यादीनि पदानि आयान्ति चेत् तत्र चतुर्थी विभक्तिः भवति. मित्रशब्दस्य अर्थः सूर्यः. मित्राय नमः, तत्र नमः इति पदमस्ति चेदपि चतुर्थी विभक्तिः भवति. सूर्याय नमः, मित्राय नमः, तत्र चतुर्थी विभक्तिः. मित्राय स्वस्ति, मित्राय औषट्, तत्र बहूनि पदानि सन्ति, स्वस्ति, स्वधा, नमः, औषट्. मित्राय नमः इति सुकृत् अर्थः अपि वक्तुं शक्यते किल. मित्राय नमः, मम मित्राय. मित्रं नमस्करोमि इति भाति, मित्रं नमस्करोमि, तत्र नमस्करोमि इति पदमस्ति चेत् द्वितीयाविभक्तिकर्मपदं सम्भवति, किन्तु मित्राय नमः इति केवलं सूर्यस्य कृते इति भाति महोदय. तादृशं वा? ओके ओके. मित्रम् उद्दिश्य वदामः वा? मित्रम् उद्दिश्य मम चिन्तनम् एतत् अस्ति, वक्तुं शक्यते इति. अकारान्तनपुंसकलिङ्गपदस्य अकारान्तपुंलिङ्गपदस्य रूपाणि तृतीया आरभ्य अन्तपर्यन्तं समानानि, इत्युक्ते तृतीया आरभ्य अन्तपर्यन्तं समानानि इति कृत्वा मित्राय नमः इति कथनेन मित्रम् इत्यस्य रूपमपि भवितुमर्हति. साधु. मित्रः इत्यस्य चतुर्थी अपि मित्राय, मित्रम् इत्यस्य चतुर्थीरूपमपि मित्राय एव, तदर्थं भवितुमर्हति, किन्तु साधारणतया सूर्यस्य प्रसङ्गे मित्राय नमः इति वदामः. नमः इति पदमस्ति चेदेव चतुर्थी भवति, नो चेत् अहं मित्रं नमस्करोमि इति रूपं साधु भवति. तत्र मित्रम् इत्यस्य द्वितीयाविभक्तिरूपं भवति. अत्र इत्युक्ते अस्मिन् प्रदेशे, कुत्र इत्युक्ते कस्मिन् प्रदेशे. स्थाधातोः रूपमेव स्थित्वा. स्थाधातोः लटीरूपं तिष्ठति, किन्तु क्त्वान्तरूपं स्थित्वा अस्ति. तत्र द्यतिस्यति मास्थाम् इत्तिकिति इति सूत्रेण स्थाधातोः परं तकारादिकित्तिप्रत्ययः. तकारादिकित्तिप्रत्ययः अस्ति चेत् तत्र इकारादेशः भवति. क्त्वा प्रत्ययः, तकारादिप्रत्ययः, कित्तिप्रत्ययः. अतः द्यतिस्यति मास्थाम् इत्तिकिति इति सूत्रमस्ति. ति किति उक्तमस्ति. कुरु सुजाता भगिनी वदतु आम् भगिनि कुरु लोट् लकार अस्ति रूपाणि वदतु करोतु कुरुतात् कुरुतां कुर्वन्तु कुरु कुरुतं कुरुता कुर्वाणि करवाणि करवाणि करवाव करवाम उत्तमं करवाणि इत्यत्र णत्वं किमर्थं करवाणि रेफः अस्ति वकारः अट्कुप्वाङ्नुम्यवायेपि इत्यनेन करवाणि भवति उत्तमं करवाणि इति रूपं भवति तत्र रेफात् परम् अकारः अस्ति वकारः अस्ति आकारः आकारः आहत्य त्रयः वर्णाः मध्ये सन्ति मध्ये व्यवधानरूपेण केचन वर्णाः सन्ति किन्तु बाधकवर्णाः न सन्ति इत्यतः णत्वम् अट्कुप्वाङ्नुं व्यवायेपि सूत्रेण भवति प्रतिकारः प्रतिकारः पदमस्ति प्रतीकारः इति पदमपि अस्ति कृत अपकारस्य प्रत्यपकारः कृत अपकारस्य प्रत्यपकारः एव प्रतिकारः अवगतं खलु कृत अपकारस्य प्रत्यपकारः प्रतिकारः अन्तिमं वाक्यमस्ति एतं प्रसङ्गं स्मृत्वा भवतः सहकारं करोमि स्मृत्वा वदतु स्मृधातुतः त्वा प्रत्यययोजनेन स्मृत्वा भवति कुरु अस्ति चेत् कृत्वा भ्रु अस्ति चेत् भूत्वा ध्रु अस्ति चेत् धृत्वा अत्र किमपि कार्यं नास्ति किमर्थं गुणकार्यं बाधितम् कित् प्रत्ययः अस्ति इत्यनेन गुणनिषेधः भवति उत्तमं किन्तु लटिरूपेषु गुणः आवश्यकः खलु लटिरूपेषु इत्युक्ते धातुः भुवादिगणे अस्ति इति कारणतः शपायाति शप् इत्यस्मिन् शित्वमस्ति पित्वमपि अस्ति इत्यतः गुणकार्यं भूत्वा स्मरति इति रूपं सिध्यति खलु आम् आम् प्रसङ्गः इति रूपमस्ति प्रसङ्गः इत्युक्ते मेलनम् इति अर्थः अस्ति तत्र सञ्ज् धातुः अस्ति सञ्ज् धातोः रूपमेव सङ्गः सञ्ज् धातोः किं प्रत्ययान्तरूपं शक्तिः किन्तु आ उपसर्गस्य योजनेन आसक्तिः उत्तमं सञ्ज् धातोः क्तान्तरूपं सक्तः आ उपसर्गस्य योजनेन आसक्तः आसक्तः भवति आसक्तिः अस्ति खलु आं भगिनि भवति इति कीदृशं पदं भवति स्त्रीलिङ्गपदम् अस्ति सप्तमीविभक्ति एकवचनं भवत् शब्दस्य भवत् शब्दस्य भवती तत्र दीर्घरूपम् अस्ति चेत् स्त्रीलिङ्ग एकवचनरूपं भवति किन्तु भवान् शब्दस्य सप्तमी एकवचनरूपं भवति भवति आसक्तिः अस्ति सञ्ज् धातुः अपि भुवादिगणे अस्ति भुवादिगणीयविशिष्टधातुः सञ्ज् धातुः तत्र एकं विशिष्टं सूत्रमस्ति दंश सञ्ज स्वञ्जांशपि इति सूत्रमस्ति तेन सूत्रेण तत्र नकारलोपः भवति तदर्थं तस्य रूपं लटीरूपं सजति धातुः तु सञ्ज् सञ्ज् धातुतः लटीरूपं सजति इत्युक्ते तत्र नकारस्य लोपः भवति लोपः दंश सञ्ज स्वञ्जांशपि इति सूत्रेण शपि इति कारणेन शप् प्रत्यये परे भुवादिगणे अस्ति इति कारणतः शपायति शपि परे दंश धातोः प्रसङ्गे दंश इत्यत्र दशति इति रूपं भवति सञ्ज् अस्ति चेत् सजति इति भवति लटिरूपं सञ्ज् धातोः रूपमेव सङ्गः शक्तिः सजति इति कथनेन किम् अर्थः सिद्ध्यति सजति ओके सजति ओके सज्जः सज्जः तादृशं करोति किल अलङ्कारं सज्जः भवति तत्र धातुः भिन्नः अत्र तु सञ्ज् धातोः सङ्गे भवति सङ्गे इति अर्थे भवति सञ्ज् धातोः लटीरूपं सजति अत्र तु प्रसङ्गः इति दत्तमस्ति प्रा उपसर्गपूर्वकः सञ्ज् धातुतः ल्यप् योजनेन प्रसज्य प्रसज्य इति रूपं भवति भवान् वक्तुमिच्छति वा अत्र प्रा उपसर्गः अस्ति सञ्ज् धातुः अस्ति ल्यप् प्रत्ययस्य योजनेन प्रसज्य इति रूपं भवति. तत्र विशिष्टचिन्तनमस्ति. किम् इत्युक्ते वयं पठितवन्तः अनिदितां हल उपधायाक्निति इति एकं सूत्रमस्ति. अनिदितां हल उपधायाक्निति इति सूत्रमस्ति इत्युक्ते धातुः इदित् नास्ति, सञ्ज् धातुः इदित् धातुः नास्ति, अनिदित् धातुः. अनिदित् धातूनां प्रसङ्गे नकारः धातौ एव अस्ति चेत् हित् प्रत्यये परे सः नकारः लुप्यते. लट्लकाररूपसिद्धौ विशिष्टं सूत्रं दंशसञ्जस्वञ्जांशपि सूत्रेण नकारः लुप्यते, किन्तु प्रसज्य इत्यत्र अनिदितां हल उपधायाक्निति इति सूत्रेण नकारलोपः भूत्वा प्रसज्य इति रूपं भवति. व्याकरणे प्रसज्यप्रतिषेधः परिविदासप्रतिषेधः इति सिद्धान्तः अस्ति, विशिष्टसिद्धान्तः. प्रसज्यप्रतिषेधः परिविदासप्रतिषेधः इति सिद्धान्तः अस्ति. प्रसङ्गं स्मृत्वा सहकारं करोमि, सहकारः प्रतिकारः इत्यत्र किं कार्यमस्ति इति द्रष्टव्यम्. क्रूधातोः रूपमेव कारः. महोदय सहकारी तत्र प्रातिपदिकं किम् अस्ति? सहकारी नकारान्त प्रातिपदिकं सहकारी सहकारी गुणीशब्दवत्. हा गुणीशब्दवत् उत्तमं. भगिनी रूपाणि वदतु. भूमा भगिनी सहकारः सहकारिणः. सहकारः इति पदं भिन्नं, सहकारी इति महोदयेन उक्तमस्ति, तत्र रूपाणि भिन्नानि भवन्ति. गुणी गुणिनौ गुणिनः गुणिनं गुणिनौ गुणिनः गुणिन. एवमेव अत्रापि सहकारी सहकारिणौ सहकारिणः सहकारिणं सहकारिणौ सहकारिणः इति रूपाणि भवन्ति. कार्यं कर्तुं यः सहकरोति कार्येषु सः एव सहकारी. किन्तु अत्र सहकारः इति पदं दत्तमस्ति. महोदय भवान् वदतु सहजम् इत्युक्ते. सहजं सह सह जानाति सहजम् इत्युक्ते सह जानाति इति वा. सह जायते जायते सह जायते ओके सह जायते इति सहजः इति सहोदरः इति अर्थं शक्यते किल. साधारणतया किं वदामः तत्तु सहजम् इट्स् नेचुरल् क्वैट् नेचुरल् इति वदामः. नेचुरल् इति आङ्ग्लभाषया यद्वदामः तदेव अत्र सहजं. सहजम् इत्युक्ते तेन सह जायते, सः स्वभावः तेन सह जायते. सः जायते इति कारणतः सहजं, सहजम् इति नपुंसकलिङ्गपदमस्ति. सः जायते तत्र उपपदसमासः अस्ति. नपुंसकलिङ्गपदमस्ति चेत् सहजं, यथा भवता उक्तं सहजः इति कथनेन सः जायते इति सहोदरः. सहोदरः इति अन्यत् अन्यत् अर्थः अपि सिद्ध्यति किल. अत्र अन्यः अर्थः अन्यत् पदम् अन्यत् पदम् ओके उत्तमं. सहजः इति पुंलिङ्गपदमस्ति चेत् सः जायते. सः जायते कः? सहोदरः. किञ्चिदेव पठितवन्तः, अत्र रूपाणि दत्तानि. सुजाता भगिनी रूपाणि एकवारं पठतु. एतानि रूपाणि उच्चैः पठता क्रियापदानि. पठति त्वान्तरूपमस्ति पठित्वा. पश्य भ्रमति भ्रमित्वा. क्रीडति क्रीडित्वा. धावति धावित्वा. चलति चलित्वा. एतावत्पर्यन्तम् अत्र इडागमः दृश्यते खलु? आं भगिनि. एतेषु रूपेषु इडागमः अस्ति इत्युक्ते धातौ आनुकूल्यमस्ति, प्रत्यये अपि आनुकूल्यमस्ति, अतः एतानि रूपाणि इडागमः भवति. इडागम रूपाणि भवन्ति. अग्रे करोतु. वदति उदित्वा. अत्र सम्प्रसारणकार्यम् अस्ति. आम् आं भगिनि. वचिस्वपि यजादीनां किति इति सूत्रमस्ति. वचिस्वपि यजादीनां किति इत्युक्ते वच् धातोः प्रसङ्गे अपि च एतादृश केचन धातवः आदीनाम् इति सूत्रे उक्तमस्ति, यजादीनाम् इति उक्तमस्ति, आदीनाम् इति कथनेन तत्र वद् धातुः अपि अस्ति. एते धातवः सम्प्रसारिणः, अतः सम्प्रसारणं भूत्वा उदित्वा अग्रे त्यजति. त्यज् धातुतः चक्त्वा भवति. अत्र चोहुकुः कार्यमस्ति, करीच कार्यमस्ति, तेन त्यक्त्वा इति भवति. विन्दति विदित्वा, विदित्वा भवति, विडागमः भवति. विद् धातोः प्रसङ्गे क्षेमुचादीनाम् इति सूत्रेण एव नुमागमः भूत्वा विन्दतिरूपं लटिरूपं सिध्यति, किन्तु धातुः अस्ति विद् धातुः. विद् योगः इडागमः योगः त्वा विदित्वा. साधु भूमभगिनी भवती वदतु अग्रिमरूपाणि. लभते लब्ध्वा, लब्ध्वा इति कथनेन लब् धातुः अस्ति. झषस्तथोर्धोदः इति सूत्रेण धकारः आयाति, झलां झष् झषि सूत्रेण अल्पप्राण बकारः आयाति, तेन लब्ध्वा इति रूपम्. अग्रे भवति भूत्वा, अत्र किमपि कार्यं नास्ति, धातुः एव भू, भूयोगः त्वा भूत्वा. अग्रे वर्तते वर्तित्वा, वर्धते वर्धित्वा. सुन्दरमहोदय भवान् वदतु, वर्तते इत्यत्र वृत् धातुः अस्ति, वर्तित्वा इत्यत्र गुणकार्यं दृश्यते खलु? आम् आम्, गुणकार्यम् आगच्छति. त्वा प्रत्ययः कित् कित् प्रत्ययः किल, त्वा प्रत्ययः कित् प्रत्ययः इति कारणेन गुणकार्यं भवति. न निषिध्यते, किन्तु अत्र किमर्थं दृश्यते इति प्रश्नः. वृद्धधातोः रूपं वर्तित्वा, वृद्धधातोः रूपं वर्धित्वा अत्र गुणकार्यं भवति चेदेव ईदृशं रूपं द्रष्टुं शक्नुमः. त्वा प्रत्ययः तु चित् प्रत्ययः, चित्वात् गुणनिषेधः भवति एव, चित्वात् गुणनिषेधः वक्तव्यः. किन्तु तत्र एकं विशिष्टं सूत्रम् आगत्य अतित्वम् अध्यारोप्यते. वयं पठितवन्तः खलु अतिदेशसूत्राणि इति कानिचन सूत्राणि सन्ति, इत्युक्ते यस्य प्रत्ययस्य स्वभावः तादृशः नास्ति, भिन्नस्वभावः तस्मिन् प्रत्यये अध्यारोप्यते. अत्र विशिष्टसूत्रेण अकित्वम्, अकित्वम् अध्यारोप्यते, कुत्रचित् नित्वम् अध्यारोप्यते, अत्र अकित्वम् अध्यारोप्यते. नक्त्वा सेट् इति एकं सूत्रमस्ति, नक्त्वा सेट् इति अतिदेशसूत्रमस्ति, तेन सूत्रेण अकित्वम् अध्यारोप्यते. अकित्वम् अध्यारोप्यते चेदेव तत्र गुणकार्यं भवितुमर्हति, अत्र गुणकार्यम् इष्टमस्ति, गुणकार्यं भवनीयम् इत्यतः अत्र अकित्वम् अध्यारोप्यते. अतिदेशसूत्रेण अकित्वं, नक्त्वा सेट् इति सूत्रेण अकित्वम् अध्यारोप्यते इत्यतः तत्र गुणकार्यं भवितुं शक्नोति. अतः एव वर्तित्वा, वर्धित्वा. अग्रे शेते, शेते इत्यत्र किं भवति, शीङ् धातुः अस्ति, शीङ् धातुः, शी धातोः गुणकार्यं भूत्वा शे भवति, पश्चात् यचोयवायावः इत्यनेन अयादेशः भूत्वा शयित्वा इति रूपं भवति. अग्रे श्रंसते, अत्र इडागमः अस्ति, केवलम् इडागमः, स्रंस् धातुः अस्ति, इडागमः भूत्वा स्रंसित्वा. अग्रे म्रियते, मृ धातुः, मृ धातोः रूपं मृत्वा, कृ अस्ति चेत् कृत्वा, धृ अस्ति चेत् धृत्वा. धातुः मृ अस्ति किन्तु लटीरूपं म्रियते अस्ति. तत्र एकं विशिष्टं सूत्रमस्ति, रिङ्क्षय ग्लिङ्क्षु इति सूत्रेण म्रि आयाति. तत्र धातुः तु मृ, लटीरूपप्रसङ्गे लटीरूपसाधनवेलायां तत्र भिन्नकार्याणि भवन्ति. अग्रे जायते, जनित्वा, अत्र धातुः जन्, जन् धातुः, जन् धातोः रूपमेव जायते, जनि इति वदामः, किन्तु तत्र किं भवति कार्यं, दीर्घ ईकारः अनुनासिकः इति कृत्वा उपदेशजनुनासिक इत् इति सूत्रेण दीर्घ ईकारः इत्संज्ञकः भूत्वा तस्य लोपः भवति. अतः लौकिकधातुः जन्, औपदेशिकधातुः भिन्नः, लौकिकधातुः भिन्नः खलु. अत्र जन् योगः इडागमः इत्युक्ते धातुः इडनुकूलः इत्यतः जनित्वा. अग्रे पठतु. पश्यति, दृष्ट्वा, तत्र धातुः दृष् धातुः, दृष् धातुः, अहं पूर्वम् उक्तवती दृष् धातुतः प्रश्च भ्रश्च सृज मृज यज राज भ्राज छशांशः सूत्रेण षत्वं भवति, षकारः आयाति, पश्चात् शुनाष्टुः सूत्रेण स्टुत्वं भवति। अग्रे दहति दग्ध्वा, अत्रापि एकं कार्यमस्ति, दादेर्धातोर्घः इति सूत्रं, दादेर्धातोर्घः इति सूत्रं, तेन सूत्रेण दग्ध्वा इति रूपं भवति। तत्र धातुः दह, दह धातुः, दह धातोः लटीरूपं दहति, तत्र दादेर्धातोर्घः सूत्रेण घकार आदेशः भवति। पश्चात् अन्यानि कार्याणि सन्ति, तेन दग्ध्वा। दुः अस्ति चेत् दुग्ध्वा, दुग्ध्वा भवति। दुः अस्ति चेत् तत्र लटीरूपं दोग्धि। एते धातवः हकारान्तधातवः, दुः धातोः स्वान्तरूपं दुग्ध्वा। दिः अस्ति चेत् दिग्ध्वा, दिग्ध्वा, उत्तमं। दः अस्ति चेत् दग्ध्वा, दुः अस्ति चेत् दुग्ध्वा, दिः अस्ति चेत् दिग्ध्वा। अग्रे पृच्छति पृष्ट्वा, अत्रापि कार्याणि सन्ति। प्रच् इति धातुः अस्ति, प्रच् धातोः सम्प्रसारणं भूत्वा पृच्छ् भवति, पश्चात् अन्यानि कार्याणि, तेन पृष्ट्वा, स्तुत्वमपि भवति तत्र। अग्रे कर्षति कृष्ट्वा, महोदय भवान् वदतु। कृष् धातु, कृष् धातुः, मूर्धन्यषकारः भवति प्रथमं, न न, धातुः कृष्, कृष् धातु, कृष् धातुः अस्ति, किन्तु लट् रूपेषु किं भवति? कृषति, कर्षति, कर्षति, कर्षति। भगिनी किम् उक्तवती? कृषति इति भवति इति उक्तवती। धातुः भुवादिगणे अस्ति चेत् गुणकार्यं भूत्वा कर्षति, कर्षति, किन्तु कृष् धातुः तुदादिगणे अस्ति चेत् गुणकार्यं न भवति, कृषति रूपं सिद्ध्यति। तुदादिगणे तुदादिभ्यः शः इति सूत्रेण शाविकरणप्रत्ययः आयाति, शाविकरणप्रत्यये पित्वं नास्ति, अतः गुणकार्यं न भवति। धातुः तुदादिगणे अस्ति चेत् कृषति, भुवादिगणे अस्ति चेत् कर्षति, किन्तु अत्र धातुः अस्ति कृष्, कृष् योगः त्वा, वदतु। कृष् प्रथमं मूर्धन्यषकारः, न अत्र धातौ एव मूर्धन्यषकारः अस्ति, ओ कृष् अस्ति, ओ ओके ओके, स्टुनाष्टुः डैरेक्ट्लि आगच्छति, स्टुनाष्टुः डैरेक्ट्लि आगच्छति। कृष् योगः त्वा इति रूपमस्ति, षकारस्य प्रभावेण यः दन्त्यतकारः तत्र अस्ति, दन्त्यतकारस्य स्थाने मूर्धन्य टकारः आयाति, कृष् त्वा, कृष्ट्वा इति रूपम्। अग्रे हरति हृत्वा, कृ अस्ति चेत् कृत्वा, हृ धातुः, अत्र हृ धातुः अपि इगन्तधातुः, अतः गुणकार्यं भूत्वा हृ हरति, किन्तु अत्र क्त्वान्तरूपेषु गुणकार्यं निषिध्यते, कित्वात्, कृत्वा प्रत्ययस्य कित्वात् गुणनिषेधः भूत्वा, क्नीति च सूत्रेण गुणनिषेधः भूत्वा हृत्वा। अग्रे पचति पक्त्वा, पच् धातुः, पच् धातोः लटीरूपं पचति, पक्त्वा इत्यत्र चकारस्य स्थाने ककारः, चोः कुः इति सूत्रेण पच् पक् भवति, पक् योगः त्वा, पक्त्वा, केवलम् एकमेव कार्यं, सन्धिकार्यं भवति। चोः कुः इति सूत्रेण चकारस्य स्थाने ककारः आयाति, क्त्वा प्रत्ययस्य ककारः इति संज्ञकः भूत्वा त्वा एव तिष्ठति, पक्त्वा। अग्रे ध्यायति ध्यात्वा, महोदय वदतु। पचति पचति, सोरि, ध्यात्वा वा, ओके, ध्यायति ध्यात्वा, ध्यै, ध्यै इति धातुः, ध्यै इति धातुः लटीरूपं ध्यायति इति आगच्छति, ध्यात्वा, ओके, त्वान्तं रूपं ध्यात्वा इति। रोहिणी भगिनी वदतु। ददाति दत्त्वा, ध्यायति वदतु। ध्यायति ध्यात्वा, धातुरूपं न जानामि, ध्यै धातुः, ध्यै धातु, ध्यायति इत्यत्र ध्यै इति कथनेन एचोयवायावः इति सूत्रेण आय् आदेशः भूत्वा ध्यै इत्यत्र ऐकारस्य स्थाने आय् आदेशः भवति, तदर्थमेव ध्यायति इति रूपं भवति. तत्र धातुः ध्यै अस्ति, ध्यै इत्यस्य रूपं ध्या कथं भवति इति प्रश्ने सति, तत्र आदेच उपदेशेशिति इति सूत्रमस्ति. आदेच उपदेशेशिति, आत् इत्युक्ते आकारादेशः भवति, एचः एचः इत्युक्ते एजन्तधातूनां प्रसङ्गे उपदेशावस्थायां ये ये धातवः एजन्ताः सन्ति, एजन्तधातवः उपदेशावस्थायां ये ये सन्ति तेषां प्रसङ्गे अशित् प्रत्यये परे आत् आदेशः भवति. आदेच उपदेशे शिति इति सूत्रेण ध्यै इत्यस्य रूपं ध्या भवति. पश्चात् त्वा योजयामः ध्यात्वा. अग्रे रोहिणी भगिनी करोतु. ददाति दत्त्वा. दो दद्घोः इति सूत्रेण दत् आदेशः भवति दास्थाने. अग्रे शृणोति श्रुत्वा. शृणोति इत्यत्र श्रुवः सूचकार्यमस्ति, श्रुवः सूचकार्यं शृणोति इत्यस्मिन् पदे अस्ति, किन्तु श्रुत्वा इत्यत्र नास्ति खलु. श्रुयोगः त्वा केवलं वर्णमेलनमेव. श्रुत्वा जहादि हित्वा. तत्रापि एकं सूत्रमस्ति, हा धातुः अस्ति, हा धातुः जुहोत्यादिगणे अस्ति, जुहोत्यादिगणे अस्ति चेत् द्वित्वं भूत्वा जहाति इति भवति, दा अस्ति चेत् ददाति, तत्र द्वित्वकार्यं भूत्वा रूपं सिद्ध्यति लट् रूपम्. सूत्रम् आगच्छति किल? न, अत्र एकं विशिष्टं सूत्रमस्ति, जहातेश्च क्त्वि, जहातेश्च क्त्वि इति सूत्रं. जहातेः इत्युक्ते हा धातोः प्रसङ्गे जहातेश्च क्त्वि इति सूत्रेण हि आदेशः भवति, इत्युक्ते जहातेश्च क्त्वि इति सूत्रेण हि आदेशः भूत्वा क्त्वान्तरूपेषु. क्त्वि इति कथनेन क्त्वा प्रत्ययः परः अस्ति चेत् अथवा क्त्वा प्रत्ययः निमित्तमस्ति चेत् क्त्वा प्रत्ययान्तरूपेषु जहातेः हि आदेशः भवति. अतः हित्वा, अस्य कृते एकं वाक्यं वदामि, रामः राज्यं हित्वा वनं गतवान्, अथवा राजा राज्यं हित्वा वनं गच्छति. हित्वा इत्युक्ते त्यक्त्वा, त्यक्त्वा. जहाति इत्यत्र अर्थः अस्ति त्यागे, ओहाक् त्यागे, धातुः अस्ति ओहाक् त्यागे, त्यागे इत्यस्मिन् अर्थे हा धातुः अस्ति. महोदय भवान् वदतु, ओहाक् तत्र लौकिकधातुः कथं सिद्ध्यति? ओहात्वा. ओहाक् ओहाक् ओहात् इति औपदेशिकरूपं, तकारन्तः ककारः हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा अपगच्छति. ओहा ओहा इति ओहा इति इत्येव सिद्ध्यति किल? अत्र ओ अपि अनुनासिकः. अनुनासिकः वा? ओके, ओ अपि अनुनासिकः इति सूत्र निर्गच्छति. अत्र हा एव अवशिष्यते. उत्तमम्. ओहाक् इति कथनेन ककारः हलन्त्यम् इति सूत्रेण इत्संज्ञकः भवति. ओ इति अनुनासिक ओकारः, अतः उपदेशजनुनासिक इति सूत्रेण तस्य इत्संज्ञा भूत्वा हा इति धातोः रूपमस्ति, जुहोत्यादिगणे अस्ति इति कृत्वा द्वित्वं भूत्वा अन्यानि अभ्यासकार्याणि भूत्वा जहाति इति रूपं भवति. अत्र जहातेश्च त्वि इति सूत्रेण हि आदेशः भवति, अतः एव हित्वा. जहाति इत्युक्ते त्यजति, त्यागः इति अर्थः अस्ति, धातुः त्यागे इत्यस्मिन् अर्थे अस्ति. रोहिणी भगिनी करोतु. वीक्षते वीक्षित्वा. उत्तमं. मया किं पठितम् इत्युक्ते रम् धातोः प्रसङ्गे विकल्पेन इडागमः भवति. वदतु. अन्यथा रम्त्वा इति भवति. रत्वा इति रूपं भवति. रत्वा इति एकं रूपम् अस्ति, रमित्वा इति अन्यद् रूपम् अस्ति. अस्य धातोः प्रसङ्गे विकल्पेन इडागमः भवति इति मया कुत्रचित् दृष्टमासीत्. अग्रे भुङ्क्ते भुक्त्वा भुज् धातुः चौकुः इति सूत्रं वर्तते. भुक्त्वा भुज् धातोः प्रसङ्गे चोहकुः इति सूत्रेण जकारस्य स्थाने गकारः, पश्चात् गकारस्य स्थाने ककारः, खरिच सूत्रद्वयं कार्यं करोति तत्र चोहकुः खरिच. अग्रे मोददे मुदुधातुः इडागमं भवति मोदित्वा. अत्र महोदय भवान् वदतु, मुदुधातुः इगुपधधातुः, अत्र किमर्थं गुणकार्यं कृतमस्ति? अत्र त्वा प्रत्ययः, त्वा प्रत्ययः अस्ति, त्वा प्रत्ययः अपि कित् अस्ति किल, अत्र कित् अस्ति इति कृत्वा गुणकार्यं बाधते एव, परन्तु विशिष्टसूत्रेण आगच्छति वा? विशिष्टसूत्रेण आगच्छति. अत्र अकित्वम् अध्यारोप्यते चेदेव, इत्युक्ते केनचित् अतिदेशसूत्रेण अकित्वम् अध्यारोप्यते चेदेव गुणकार्यस्य प्रसङ्गः अपि च गुणकार्यं भवितुम् अर्हति. लिख् धातोः रूपं लिखित्वा इति एकं रूपम् अस्ति, लेखित्वा इति रूपमपि तत्र अस्ति, विकल्पेन अस्ति. तत्र नक्त्वा सेट् इति एकम् अतिदेशसूत्रम् आगत्य कित्वं नास्ति इति अतिदेशसूत्रेण अकित्वम् अध्यारोप्यते. किमर्थम् इत्युक्ते गुणस्य रक्षणार्थं, गुणकार्यस्य रक्षणार्थं कित्वं बाधितं भवति, अकित्वस्य अध्यारोपणं भवति. तादृशं कार्यं विशिष्टधातुषु एव भवति, सर्वत्र न भवति. गुणकार्यं न भवति चेत् लिख् धातोः रूपं लिखित्वा, किन्तु तत्र कित्वं बाधितं भवति चेत्, अकित्वस्य अध्यारोपणं भवति चेत्, नक्त्वा सेट् इति अतिदेशसूत्रेण अकित्वं तस्मिन् प्रत्यये आरोपितं भवति चेत्, गुणकार्यस्य रक्षणार्थं कित्वं बाधितं भवति चेत् लेखित्वा इति रूपमपि सिध्यति. तादृशं कार्यमेव अत्रापि भवति इति मम चिन्तनम्. अतः एव मुद् धातुतः मोदित्वा. अग्रे करोतु भगिनि. भूते धातोः आदेशः भवति भू इति. उत्तमं. ब्रू धातुः अस्ति, ब्रू धातोः लटीरूपं ब्रूते अस्ति, ब्रवीति इति रूपमपि अस्ति. ब्रूते ब्रवीति, तत्र धातुः ब्रू, आर्धधातुकप्रत्ययः, क्त्वा प्रत्ययः तिंशित् नास्ति, आर्धधातुकप्रत्ययः. ब्रू धातोः परम् आर्धधातुकप्रत्ययः आयाति चेत् तत्र धात्वादेशः भवति, इत्युक्ते ब्रू स्थाने वच् आदेशः भवति. ब्रुवोवचिः इति सूत्रं, ब्रुवोवचिः इति सूत्रेण ब्रू धातोः प्रसङ्गे वच् आदेशः भवति आर्धधातुकप्रत्यये परे. इत्युक्ते ब्रू धातोः तान्तरूपम् उक्तः, ब्रू धातोः तवत् रूपम् उक्तवान्, ब्रू धातोः कर्मणि लट् रूपम् उच्यते, ब्रू धातोः रूपमपि तदेव. किमर्थं तथा इत्युक्ते ब्रू धातोः प्रसङ्गे ब्रुवोवचिः इति सूत्रेण आर्धधातुकप्रत्यये परे, यः कोऽपि आर्धधातुकप्रत्ययः भवतु, क्ता प्रत्ययः, क्तिन् प्रत्ययः, क्तवतु प्रत्ययः, यक् प्रत्ययः, यः कोऽपि आर्धधातुकप्रत्ययः. वच् धातोः लृट्लकाररूपमेव, ब्रू धातोः लृट्लकाररूपमपि. इत्युक्ते मम आशयः कः, अत्र आर्धधातुकप्रत्यये परे ब्रू धातोः प्रसङ्गे ब्रुवोवचिः इति सूत्रेण वच् इति धात्वादेशः भवति, अतः उक्त्वा इति रूपम्. अग्रे रोहिणी भगिनी. चेष्टते चेष्टित्वा धातु चेष्ट चेष्ट अत्र इडागमः भूत्वा चेष्टित्वा चेष्टित्वा तथा रूपाणि साधनीयानि. बहु किमपि चिन्तनं कृतवन्तः, सम्यक् न अवगच्छति चेत् चिन्ता मास्तु. सूत्राणि पुनः पुनः स्मर्तव्यानि, पुनः पुनः वक्तव्यानि, तेन अस्माकं मनसि स्थायिरूपेण तिष्ठन्ति इत्यतः अहं वदन्ती अस्मि. किञ्चिदेव समापितवन्तः, इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः. धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः भगिनी.